कृष्णयजुर्वेदतैतिरीयशाखायाम् षष्ठकाण्डे पञ्चमप्रपाठकस्य गणपाठः प्रारम्भः। वृत्राय वृत्रायेन्द्र इन्द्रो वृत्राय वज्रम् वज्रम् वृत्रायेन्द्र इन्द्रो वृत्राय वज्रम् वृत्राय वज्रम् वज्रम् वृत्राय वृत्राय वज्रमुदुद्वज्रम् वृत्राय वृत्राय वज्रमुद् वज्रमुदुद्वज्रम् वज्रमुदयच्छद यच्छदुद्वज्रम् वज्रमुद यच्छद् उदयच्छद यच्छदुदयच्छत्सो यच्छदुदयच्छत्सः अयच्छत्सो यच्छद यच्छत्स वृत्रो वृत्रस्सो यच्छद यच्छत्स वृत्रः सवृत्रो वृत्रस्य स वृत्रो वज्रात् वज्रात् वृत्रस्य स वृत्रो वज्रात् वृत्रो वज्रात् वज्रात् वृत्रो वृत्रो वज्रादुद्यतादुद्यतात् वज्रात् वृत्रो वृत्रो वज्रादुद्यतात् वज्रादुद्यतादुद्यतात् वज्रात् वज्रादुद्यतात् बिभेद बिभेदुद्यतात् वज्रात् वज्रादुद्यतात् बिभेद उद्यतादभिभेद विभेदुद्यतादुद्यतादभिभेत्स स विभेदुद्यतादुद्यतादभिभेत्सः उद्यतादित्युदुद्यतातो अभिभेत्स स विभेदविभेत्सो ब्रवीद प्रभेत्सो विभेद विभेत्सो ब्रवीद सो ब्रवीद प्रभेत्स सो ब्रवीन्मा मा ब्रवीत्स सो ब्रवीन्मा अब्रवीन्मा मा ब्रवीद प्रवीन्मा मे मा ब्रवीद प्रवीन्मा मे मामे मे मामा मे प्रप्रमे मामा मे प्रमे प्रप्रमे मे प्रहारुहाः प्रमे मे प्रहाः प्रहारुहाः प्रप्रहारस्त्यस्ति हाः प्रप्रहारस्ति हारस्त्यस्ति हारहारस्ति वै वा अस्ति हारहारस्ति वै अस्ति वै वा अस्त्यस्ति वा इदमिदम् वा अस्त्यस्ति वा इदमिदम् वै वा इदम् मयिमयीदम् वै वा इदम् मयि इदम् मयिमयेदमिदम् मयि वीर्यम् वीर्यम् मयेदमिदम् मयि वीर्यम् मयि वीर्यम् वीर्यम् मयिमयि वीर्यम् तत्तद्वीर्यम् मयिमयि वीर्यम् तत् वीर्यम् तत्तद्वीर्यम् वीर्यम् तत्ते ते तद्वीर्यम् वीर्यम् तत्ते तत्ते ते तत्तत्ते प्रप्रते तत्तत्ते प्र ते प्रप्रते ते प्रदास्यामि दास्यामि प्रते ते प्रदास्यामि प्रदास्यामि दास्यामि प्रप्रदास्यामीति दास्यामि प्रप्रदास्यामीति दास्यामीति दास्यामि दास्यामीति तस्मै तस्मा इति दास्यामि दास्यामीति तस्मै इति तस्मै तस्मा इति तस्मा मुख्यमुख्यम् तस्मा इति तस्मा मुख्यम् तस्मा मुख्यमुख्यम् तस्मै तस्मा मुख्यम् प्रप्रोक्ष्यम् तस्मै तस्मा मुख्यम् प्र मुख्यम् प्रप्रोक्ष्यमुख्यम् प्रायच्छद यच्छत् प्रोक्ष्यमुख्यम् प्रायच्छद प्रायच्छद यच्छत्प्रायच्छत्तस्मै तस्मा अयच्छत्प्रायच्छत्तस्मै अयच्छत्तस्मै तस्मा अयच्छद यच्छत्तस्मै द्वितीयम् द्वितीयम् तस्मा अयच्छद यच्छत्तस्मै द्वितीयम् तस्मै द्वितीयम् द्वितीयम् तस्मै तस्मै द्वितीयमुद द्वितीयम् तस्मै तस्मै द्वितीयमुद द्वितीयमुद द्वितीयम् द्वितीयमुद यच्छद यच्छदु द्वितीयम् द्वितीयमुद यच्छद उदयच्छद यच्छदुदयच्छत्सो यच्छदुदयच्छत्सः अयच्छत्सो यच्छद यच्छत्सो ब्रवीद ब्रवीत्सो यच्छद यच्छत्सो ब्रवीद सो ब्रवीद ब्रवीत्सो ब्रवीन्मा मा ब्रवीत्सो ब्रवीन्मा अब्रवीन्मा मा ब्रवीद ब्रवीन्मा मे मा ब्रवीद ब्रवीन्मा मे मामा मे प्रप्रमे मामा मे प्र मे प्रप्रमे मे प्रहारुहाः प्रमे मे प्रहाः प्रहारुहाः प्रप्रहारस्त्यस्ति हाः प्रप्रहारस्ति हारस्त्यस्ति हारहारस्ति वै वा अस्ति हारहारस्ति वै अस्ति वै वा अस्त्यस्ति वा इदमिदम् वा अस्त्यस्ति वा इदमिदम् वै वा इदम् मयिमयेदम् वै वा इदम् मयि इदम् मयिमयेदमिदम् मयि वीर्यम् वीर्यम् मयेदमिदम् मयि वीर्यम् मयि वीर्यम् वीर्यम् मयिमयि वीर्यम् तत्तद्वीर्यम् मयिमयि वीर्यम् तत् वीर्यम् तत्तद्वीर्यम् वीर्यम् दत्ते ते तद्वीर्यम् वीर्यम् दत्ते तत्ते ते तत्तत्ते प्रप्रते तत्तत्ते प्र ते प्रप्रते ते प्रदास्यामि दास्यामि प्रते ते प्रदास्यामि प्रदास्यामि दास्यामि प्रप्रदास्यामीति दास्यामि प्रप्रदास्यामीति दास्यामीति दास्यामि दास्यामीति तस्मै तस्मा इति दास्यामि दास्यामीति तस्मै इति तस्मै तस्मा इति तस्मा मुख्यमुख्यम् तस्मा इति तस्मा मुख्यम् तस्मादुख्यमुख्यम् तस्मै तस्मादुख्यमेवैवोख्यम् तस्मै तस्मादुख्यमेव उख्यमेवैवोख्यमुख्यमेव प्रप्रैवोख्यमुख्यमेव प्र एव प्रप्रैवैव प्रायच्छद यच्छत्रैवैव प्रायच्छत् प्रायच्छद यच्छत्प्रप्रायच्छत् तस्मै तस्मा अयच्छत्प्रप्रायच्छत्तस्मै अयच्छत्तस्मै तस्मा अयच्छद यच्छत्तस्मै तृतीयम् तृतीयम् तस्मा अयच्छद यच्छत्तस्मै तृतीयम् तस्मै तृतीयम् तृतीयम् तस्मै तस्मै तृतीयमुदतृतीयम् तस्मै तस्मै तृतीयमुद तृतीयमुदतृतीयम् तृतीयमुदयच्छद यच्छद तृतीयम् तृतीयमुदयच्छद उदयच्छद यच्छदुदयच्छत्तम् तमयच्छदुदयच्छत्तम् अयच्छत्तम् तमयच्छद यच्छत्तम् विष्णुर्विष्णुस्तमयच्छद यच्छत्तम् विष्णुः तम् विष्णुर्विष्णुस्तन्तम् विष्णुरन्वद विष्णुस्तन्तम् विष्णुरनु विष्णुरन्वन विष्णुर्विष्णुरन्वतिष्ठतातिष्ठतानु विष्णुर्विष्णुरन्वतिष्ठत अन्वतिष्ठतातिष्ठतान्वन्वतिष्ठत जहि जह्यतिष्ठतान्वन्वतिष्ठत जहि अतिष्ठत जहि जह्यतिष्ठतातिष्ठत जहीति जह्यतिष्ठतातिष्ठत जहीति जहीदीति जहि जहीति स इति जहि जहीति सः इति स इति सोऽब्रवीदब्रवेत्स इति सोऽब्रवीद सोऽब्रवीदब्रवेत्स सोऽब्रवीन्मामाब्रवेत्स सोऽब्रवीन्मा अब्रवीन्मामाब्रवीदब्रवीन्मा मे मे माब्रवीदब्रवीन्मा मे मामे मे मामा मे प्रप्रमे मामा मे प्र मे प्रप्रमे मे प्रहारुहाः प्रमे मे प्रहाः प्रहारुहाः प्रप्रहारस्त्यस्ति हाः प्रप्रहारस्ति हारस्त्यस्ति हारहारस्ति वै वा अस्ति हारहारस्ति वै अस्ति वै वा अस्त्यस्ति वा इदमिदम् वा अस्त्यस्ति वा इदमिदम् वै वा इदम् मयिमयेदम् वै वा इदम् मयि इदम् मयिमयेदमिदम् मयि वीर्यम् वीर्यम् मयेदमिदम् मयि वीर्यम् मयि वीर्यम् वीर्यम् मयमयि वीर्यम् तत्तद्वीर्यम् मयमयि वीर्यम् तत् वीर्यम् तत्तद्वीर्यम् वीर्यम् तत्ते ते तद्वीर्यम् वीर्यम् तत्ते तत्ते ते तत्तत्ते प्रप्रते तत्तत्ते प्र ते प्रप्रते ते प्रदास्यामि दास्यामि प्रते ते प्रदास्यामि प्रदास्यामि दास्यामि प्रप्रदास्यामीति दास्यामि प्रप्रदास्यामीति दास्यामीति दास्यामि दास्यामीति तस्मै तस्मा इति दास्यामि दास्यामीति तस्मै इति तस्मै तस्मा इति तस्मादुख्यमुख्यम् तस्मा इति तस्मादुख्यम् तस्मादुख्यमुख्यम् तस्मै तस्मादुख्यमेवैवोख्यम् तस्मै तस्मादुख्यमेव उख्यमेवैवोख्यमुख्यमेव प्रप्रैवोख्यमुख्यमेव प्र एव प्रप्रैवैव प्रायच्छद यच्छत्रैवैव प्रायच्छत् प्रायच्छद यच्छत्रप्रायच्छत्तम् तमयच्छत्प्रप्रायच्छत्तम् अयच्छत्तम् तमयच्छद यच्छत्तम् निर्मायम् निर्मायम् तमयच्छद यच्छत्तम् निर्मायम् तन्निर्मायम् निर्मायन्तम् तन्निर्मायम् भूतम् भूतम् निर्मायन्तम् तन्निर्मायम् भूतम् निर्मायम् भूतम् भूतम् निर्मायम् निर्मायम् भूतमहन्नहम् भूतम् निर्मायम् निर्मायम् भूतमहन् निर्मायमिति मायम् भूतमहन्नहम् भूतम् भूतमहनु यज्ञो यज्ञोऽहम् भूतम् भूतमहनु यज्ञः अहनु यज्ञो यज्ञोऽहन्नहनु यज्ञो हि यज्ञोऽहन्नहनु यज्ञो हि यज्ञो हि यज्ञो यज्ञो हि तस्य तस्य हि यज्ञो यज्ञो हि तस्य हिरस्य तस्य हि हिरस्य माया माया तस्य हि हिरस्य माया तस्य माया माया तस्य तस्य मायासीदासीन्माया तस्य तस्य मायासीत् मायासीदासीन्माया मायासीद्यद्यदासीन्माया मायासीद्यद् आसीद्यद्यदासीदासीद्यदुक्षबुक्षो यदासीदासीद्यदुक्षः यदुक्षबुक्षो यद्यदुक्षो गृह्यते गृह्यत उक्षो यद्यदुक्षो गृह्यते उक्षो गृह्यते गृह्यत उक्ष उक्षो गृह्यत इन्द्रियमिन्द्रियम् गृह्यत उक्ष उक्षो गृह्यत इन्द्रियम् गृह्यत इन्द्रियमिन्द्रियम् गृह्यते गृह्यत इन्द्रियमेवैवेन्द्रियम् गृह्यते गृह्यत इन्द्रियमेव इन्द्रियमेवैवेन्द्रियमिन्द्रियमेव तत्तदेवेन्द्रियमिन्द्रियमेव तत् एव तत्तदेवैव तद्वीर्यम् वीर्यम् तदेवैव तद्वीर्यम् तद्वीर्यम् वीर्यम् तत्तद्वीर्यम् यजमानो यजमानो वीर्यम् तत्तद्वीर्यम् यजमानः वीर्यम् यजमानो यजमानो वीर्यम् वीर्यम् यजमानो भ्रातृव्यस्य भ्रातृव्यस्य यजमानो वीर्यम् वीर्यम् यजमानो भ्रातृव्यस्य यजमानो भ्रातृव्यस्य भ्रातृव्यस्य यजमानो यजमानो भ्रातृव्यस्य वृङ्गे वृङ्गे भ्रातृव्यस्य यजमानो यजमानो भ्रातृव्यस्य वृङ्गे भ्रातृव्यस्य वृङ्गे वृङ्गे भ्रातृव्यस्य भ्रातृव्यस्य वृङ्ग इन्द्रायेन्द्राय वृङ्गे भ्रातृव्यस्य भ्रातृव्यस्य वृङ्ग इन्द्राय वृङ्ग इन्द्रायेन्द्राय वृङ्गे वृङ्ग इन्द्रायत्वा त्वेन्द्राय वृङ्गे वृङ्ग इन्द्रायत्वा इन्द्रायत्वा त्वेन्द्रायेन्द्रायत्वा बृहद्वते बृहद्वते त्वेन्द्रायेन्द्रायत्वा बृहद्वते त्वा बृहद्वते बृहद्वते त्वा त्वा बृहद्वते वयस्वते वयस्वते बृहद्वते त्वा त्वा बृहद्वते वयस्वते बृहद्वते वयस्वते वयस्वते बृहद्वते बृहद्वते वयस्वत इति वयस्वते बृहद्वते बृहद्वते वयस्वत इति बृहस्वत इति बृहद्वते वयस्वत इति वयस्वते वयस्वत इत्याहाहेति वयस्वते वयस्वत इत्याह इत्याहाहेति इत्याहेन्द्रायेन्द्राय हेति इत्याहेन्द्राय आहेन्द्रायेन्द्राय हाहेन्द्राय हीन्द्राय हाहेन्द्राय हि इन्द्राय हि हीन्द्रायेन्द्राय हि स हीन्द्रायेन्द्राय हि स हि स हि सतन्तगो स हि सतम् सतन्तगो सतम् प्रप्रतगो सतम् प्र तम् प्रप्रतन्तम् प्रायच्छद यच्छ प्रतन्तम् प्रायच्छद प्रायच्छद यच्छ प्रप्रायच्छत्तस्मै तस्मा अयच्छत् प्रप्रायच्छत्तस्मै अयच्छत्तस्मै तस्मा अयच्छद यच्छत्तस्मै ईत्वा त्वा तस्मा अयच्छद यच्छत्तस्मै ईत्वा तस्मै त्वा त्वा तस्मै तस्मै ईत्वा विष्णवे विष्णवे त्वा तस्मै तस्मै ईत्वा विष्णवे त्वा विष्णवे विष्णवे त्वा त्वा विष्णवे त्वा त्वा विष्णवे त्वा त्वा विष्णवे त्वा विष्णवे त्वा त्वा विष्णवे विष्णवे त्वेदीति त्वा विष्णवे विष्णवे त्वेति त्वेदीति त्वा त्वेत्याह हेति त्वा त्वेत्याह इत्याहाहेतीत्याहयद्यदाहेतीत्याह यद् आहयद्यदाहाहयदेवैव यदाहाहयदेव यदेवैव यद्यदेव विष्णुर्विष्णुरेव यद्यदेव विष्णुः एव विष्णुर्विष्णुरेवैव विष्णुरन्वतिष्ठतान्वतिष्ठत विष्णुरेवैव विष्णुरन्वतिष्ठत विष्णुरन्वतिष्ठतान्वतिष्ठत विष्णुर्विष्णुरन्वतिष्ठत जहिष्ठत विष्णुर्विष्णुरन्वतिष्ठत जहि अन्वतिष्ठत जहि जह्यन्वतिष्ठतान्वतिष्ठत जहीतीति जह्यन्वतिष्ठतान्वतिष्ठत जहीति अन्वतिष्ठतेत्यनु अतिष्ठत जहीतीति जहि जहीति तस्मात् तस्मादिति जहि जहीति तस्मात् इति तस्मात् तस्मादिति तस्माद्विष्णुम् विष्णुम् तस्मादिति तस्माद्विष्णुम् तस्माद्विष्णुम् विष्णुम् तस्मात् तस्माद्विष्णुमन्वा भजत्यन्वा भजति विष्णुम् तस्मात् तस्माद्विष्णुमन्वा भजति विष्णुमन्वा भजत्यन्वा भजति विष्णुम् विष्णुमन्वा भजति त्रिस्त्रिरन्वा भजति विष्णुम् विष्णुमन्वा भजति त्रिः अन्वा भजति त्रिस्त्रिरन्वा भजत्यन्वा भजति त्रिर्निर्निष्ठिरन्वा भजत्यन्वा भजति त्रिर्निः अन्वा भजतीत्यनु आभजति तिरन्निर्निष्ठिरस्थिरन्निर्गृह्णाति गृह्णाति निष्ठिरस्थिरनिर्गृह्णाति निर्गृह्णाति गृह्णाति निर्निर्गृह्णाति त्रिस्त्रिर्गृह्णाति निर्निर्गृह्णाति त्रिः गृह्णाति त्रिस्त्रिर्गृह्णाति गृह्णाति त्रिर्हिः त्रिर्गृह्णाति गृह्णाति त्रिर्हिः त्रिर्हिः त्रिस्त्रिर्हि स हि त्रिस्त्रिर्हि स हि स स हि सतन्तगो स हि सतम् सतन्तगो स सतम् तस्मै तस्मै तगो स सतम् तस्मै तम् तस्मै तस्मै तन्तम् तस्मै प्रप्रतस्मै तन्तम् तस्मै प्र तस्मै प्रप्रतस्मै तस्मै प्रायच्छद यच्छ प्रतस्मै तस्मै प्रायच्छद प्रायच्छद यच्छ प्रप्रायच्छ देश एषो यच्छ प्रप्रायच्छ देशः अयच्छ देश एषो यच्छद यच्छ देशतेत एषो यच्छद यच्छ देशते एषतेत एष एष तेजो निर्योनिस्त एष एष तेजोनिः तेजो निर्योनिस्ते तेजोनिः पुनरहविः पुनरहविर्योनिस्ते तेजोनिः पुनरहविः योनिः पुनरहविः पुनरहविर्यो निर्योनिः पुनरहविरस्यसि पुनरहविर्यो निर्योनिः पुनरहविरसि पुनरहविरस्यसि पुनरहविः पुनरहविरसीतीत्यसि पुनरहविः पुनरहविरसीति पुनरहविरीति पुनः हविः असीतीत्यस्य सीत्याहाहेत्यस्य सीत्याः इत्याहाहेदीत्याः पुनः पुनः पुनः पुनराहेदीत्याः पुनः पुनः आह पुनः पुनः पुनः पुनराहाः पुनः पुनर्हिः पुनः पुनराहाः पुनः पुनर्हिः पुनः पुनर्हिः पुनः पुनः पुनः पुनर्ह्यस्मादस्माद्धि पुनः पुनः पुनः पुनर्ह्यस्मात् पुनः पुनरिति पुनः पुनः ह्यस्मादस्माद्धि ह्यस्मान्निर्गृह्णाति निर्गृह्णात्यस्माद्धि ह्यस्मान्निर्गृह्णाति अस्मान्निर्गृह्णाति निर्गृह्णात्यस्मादस्मान्निर्गृह्णाति चक्षश्चक्षुर्निर्गृह्णात्यस्मादस्मान्निर्गृह्णाति चक्षुः निर्गृह्णाति चक्षश्चक्षुर्निर्गृह्णाति निर्गृह्णाति चक्षुर्वै वै चक्षुर्निर्गृह्णाति निर्गृह्णाति चक्षुर्वै निर्गृह्णातीतिनिः गृह्णाति चक्षुर्वै वै चक्षश्चक्षुर्वा एतदेतद्वै चक्षश्चक्षुर्वा एतद् वा एतदेतद्वै वा एतद्यज्ञस्य यज्ञस्यैतद्वै वा एतद्यज्ञस्य एतद्यज्ञस्य यज्ञस्यैतदेतद्यज्ञस्य यद्यज्ञस्यैतदेतद्यज्ञस्य यद् यज्ञस्य यद्यज्ञस्य यज्ञस्य युदुक्ष उक्षो यद्यज्ञस्य यज्ञस्य युदुक्ष युदुक्ष उक्षो यद्युदुक्षस्तस्मात् तस्मादुक्षो यद्युदुक्षस्तस्मात् उक्षस्तस्मात् तस्मादुक्ष उक्षस्तस्मादुक्षमुक्षम् तस्मादुक्ष उक्षस्तस्मादुक्षम् तस्मादुक्षमुक्षन्तस्मात्तस्मादुक्षगुंहतगुंहतमुक्षन्तस्मात्तस्मादुक्षगुंहतमुक्षगुंहतमुक्षगुंहतम् ऋक्षगुंहतगुंहतमुक्षमुक्षगुंहतगुंसोमास्सोमाहुतमुक्षमुक्षगुंहतगुंसोमाः अन्वायन्तीत्यनु आयन्ति तस्मादात्मात्मा तस्मात्तस्मादात्मा चक्षश्चक्षुरात्मा तस्मात्तस्मादात्मा चक्षुः आत्मा चक्षश्चक्षुरात्मात्मा चक्षुरन्वन चक्षुरात्मात्मा चक्षुरणु चक्षुरन्वन चक्षश्चक्षुरन्वे एत्येत्यनु चक्षश्चक्षुरन्वेहि अन्वे एत्येत्यन्वन्वेत तस्मात्तस्मादेत्यन्वन्वेत एतदस्मात्तस्मादेत्येतदस्मादेकमेकन्तस्मादेत्येतदस्मादेकम् बहवो बहवोऽयन्तमेकमेकयन्तम् बहवोऽयन्तयन्तम् बहवोऽन्वनु बहवोऽयन्तयन्तम् बहवोऽनु बहवोऽन्वनु बहवो बहवोऽनु यन्ति यन्त्यनु बहवो बहवोऽनु यन्ति अनयन्ति यन्त्यन्वनयन्ति तस्मात्तस्माद्यन्त्यन्वनयन्ति तस्मादेक एकस्तस्माद्यन्तयन्ति तस्मादेकः तस्मादेक एकस्तस्मात्तस्मादेको बहूनाम् बहूनामेकस्तस्मात्तस्मादेको बहूनाम् एको बहूनाम् बहूनामेक एको बहूनाम् भद्रो भद्रो बहूनामेक एको बहूनाम् भद्रः बहूनाम् भद्रो भद्रो बहूनाम् बहूनाम् भद्रो भवति भवति भद्रो बहूनाम् बहूनाम् भद्रो भवति भद्रो भवति भवति भद्रो भद्रो भवति तस्मात्तस्माद्भवति भद्रो भद्रो भवति तस्मात् भवति तस्मात्तस्मादाद्भवति भवति तस्मादेक एकस्तस्मात्भवति भवति तस्मादेकः तस्मादेक एकस्तस्मात्तस्मादेको बह्वीर्बह्वीरेकस्तस्मात्तस्मादेको बह्वीः एको बह्वीर्बह्वीरेक एको बह्वीर्जाया जाया बह्वीरेक एको बह्वीर्जायाः बह्वीर्जाया जाया बह्वीर्बह्वीर्जाया विन्दते विन्दते जाया बह्वीर्बह्वीर्जाया विन्दते जाया विन्दते विन्दते जाया जाया विन्दते यदि यदि विन्दते जाया जाया विन्दते यदि विन्दते यदि यदि विन्दते विन्दते यदि कामयेत कामयेत यदि विन्दते विन्दते यदि कामयेत यदि कामयेत कामयेत यदि यदि कामयेताद्धर्युरद्धर्युः कामयेत यदि यदि कामयेताद्धर्युः कामयेताद्धर्युरद्धर्युः कामयेत कामयेताद्धर्युरात्मानमात्मानमद्धर्युः कामयेत कामयेताद्धर्युरात्मानम् अधर्युरात्मानमात्मानमद्धर्युरद्धर्युरात्मानम् यज्ञेशसेन यज्ञेशसेनात्मानमद्धर्युरद्धर्युरात्मानम् यज्ञेशसेन आत्मानम् यज्ञेशसेन यज्ञेशसेनात्मानमात्मानम् यज्ञेशसेनार्पयेयमर्पयेयम् यज्ञेशसेनात्मानमात्मानम् यज्ञेशसेनार्पयेयम् यज्ञेशसेनार्पयेयमर्पयेयम् यज्ञेशसेन यज्ञेशसेनार्पयेयमितीत्यर्पयेयम् यज्ञेशसेन यज्ञेशसेनार्पयेयमिति यज्ञेशसेनेति यज्ञेशसेन अर्पयेयमित्यर्पयेयमर्पयेयमित्यन्तरान्तरेत्यर्पयेयमर्पयेयमित्यन्तरा इत्यन्तरान्तरेदीत्यन्तराहवनीयमाहवनीयमन्तरेदीत्यन्तराहवनीयम् अन्तराहवनीयमाहवनीयमन्तरान्तराहवनीयञ्च चाहवनीयमन्तरान्तराहवनीयञ्च आहवनीयञ्च चाहवनीयमाहवनीयञ्च विर्धानगोहविर्धानम् चाहवनीयमाहवनीयञ्च विर्धानम् आहवनीयमित्याहवनीयम् हविर्धानगोहविर्धानञ्च हविर्धानञ्च हविर्धानञ्च हविर्धानञ्च हविर्धानञ्च हविर्धानगोहविर्धानञ्च तिष्ठग्स्तिष्ठग्स्च हविर्धानगोहविर्धानञ्च तिष्ठन् हविर्धानमिति हविः धानम् च तिष्ठग्स्तिष्ठग्स्च ततिष्ठन्नवावतिष्ठग्स्च ततिष्ठन्नवा तिष्ठन्नवावतिष्ठग्स्तिष्ठन्नवनयेन्नयेदवतिष्ठग्स्तिष्ठन्नवनयेत् अवनयेन्नयेदवावनयेदात्मानमात्मानन्नयेदवावनयेदात्मानम् नयेदात्मानमात्मानम् नयेन्नयेदात्मानमेवैवात्मानन्नयेन्नयेदात्मानमेव आत्मानमेवैवात्मानमात्मानमेव यज्ञेशसेन यज्ञेशसेनैवात्मानमात्मानमेव यज्ञेशसेन एव यज्ञेशसेन यज्ञेशसेनैवैव यज्ञेशसेनार्पयत्यर्पयति यज्ञेशसेनैवैव यज्ञेशसेनार्पयति यज्ञेशसेना अर्पयत्यर्पयति यज्ञेशसेन यज्ञेशसेना अर्पयति यदि यद्यर्पयति यज्ञेशसेन यज्ञेशसेना अर्पयति यदि यज्ञेशसेनेति यज्ञादिशसेन अर्पयति यदि यद्यर्पयत्यर्पयति यदि कामयेत कामयेत यद्यर्पयत्यर्पयति यदि कामयेत यदि कामयेत कामयेत यदि यदि कामयेत यजमानम् यजमानम् कामयेत यदि यदि कामयेत यजमानम् कामयेत यजमानम् यजमानम् कामयेत कामयेत यजमानम् यज्ञेशसेन यज्ञेशसेन यजमानम् कामयेत कामयेत यजमानम् यज्ञेशसेन यजमानम् यज्ञेशसेन यज्ञेशसेन यजमानम् यजमानम् यज्ञेशसेन आर्पयेयमर्पयेयम् यज्ञेशसेन यजमानम् यजमानम् यज्ञेशसेन आर्पयेयम् यज्ञेशसेना आर्पयेयमर्पयेयम् यज्ञेशसेन यज्ञेशसेन आर्पयेयमिति यत्यर्पयेयम् यज्ञेशसेन यज्ञेशसेन आर्पयेयमिति यज्ञयशसेनेति यज्ञायशसेन अर्पयेयमित्यर्पयेयमर्पयेयमित्यन्तरान्तरेत्यर्पयेयमर्पयेयमित्यन्तरा इत्यन्तरान्तरेत्यन्तरा सदोहविद्धाने सदोहविद्धाने अन्तरेत्यन्तरा सदोहविद्धाने अन्तरा सदोहविद्धाने सदोहविद्धाने अन्तरान्तरा सदोहविद्धाने तिष्ठद्वस्तिष्ठन् सदोहविद्धाने अन्तरान्तरा सदोहविद्धाने तिष्ठन् सदोहविद्धाने तिष्ठग्स्तिष्ठन् सदोहविद्धाने सदोहविद्धाने तिष्ठन्न वावतिष्ठन् सदोहविद्धाने सदोहविद्धाने तिष्ठन्न वा सदोहविद्धाने इति सदः अविद्धाने तिष्ठन्न वावतिष्ठग्स्तिष्ठन्न वनयेन्न येदवतिष्ठग्स्तिष्ठन्न वनयेद् अवनयेन्न येदवावनयेद्यजमानम् यजमानम् न येदवावनयेद्यजमानम् नयेद्यजमानम् यजमानम् नयेन्न येद्यजमानमेव इव यजमानम् नयेन्न येद्यजमानमेव यजमानमेव इव यजमानम् यजमानमेव यज्ञेशसेन यज्ञेशसेनैव यजमानम् यजमानमेव यज्ञेशसेन एव यज्ञेशसेन यज्ञेशसेनैवैव यज्ञेशसेना आर्पयत्यर्पयति यज्ञेशसेनैवैव यज्ञेशसेना आर्पयति यज्ञेशसेना आर्पयत्यर्पयति यज्ञेशसेन यज्ञेशसेना आर्पयति यदि यद्यर्पयति यज्ञेशसेन यज्ञेशसेना आर्पयति यदि यज्ञेशसेनेति यज्ञादिशसेन अर्पयति यदि यद्यर्पयत्यर्पयति यदि कामयेत कामयेत यद्यर्पयत्यर्पयति यदि कामयेत यदि कामयेत कामयेत यदि यदि कामयेत सदस्यान् सदस्यान् कामयेत यदि यदि कामयेत सदस्यान् कामयेत सदस्यान् सदस्यान् कामयेत कामयेत सदस्यान् यज्ञेशसेन यज्ञेशसेन सदस्यान् कामयेत कामयेत सदस्यान् यज्ञेशसेन सदस्यान् यज्ञेशसेन यज्ञेशसेन सदस्यान् सदस्यान् यज्ञेशसेन आर्पयेयमर्पयेयम् यज्ञेशसेन सदस्यान् सदस्यान् यज्ञेशसेन आर्पयेयम् यज्ञेशसेना आर्पयेयमर्पयेयम् यज्ञेशसेन यज्ञेशसेन आर्पयेयमिति यत्यर्पयेयम् यज्ञेशसेन यज्ञेशसेन आर्पयेयमिति यज्ञयशसेनेति यज्ञायशसेन अर्पयेयमिति यत्यर्पयेयमर्पयेयमिति सदस्सद इत्यर्पयेयमर्पयेयमिति सदः इति सदस्सद इति सद आलभ्यालभ्य सद इति सद आलभ्य सद आलभ्यालभ्य सदस्सद आलभ्या वालभ्य सदस्सद आलभ्या वा आलभ्या वा बालभ्यालभ्यावनयेन्न येद बालभ्यालभ्यावनयेत् आलभ्येत्यालभ्य अवनयेन्न येद वावनयेत् सदस्यान् सदस्यान्न येद वावनयेत् सदस्यान् अयेत् सदस्यान् सदस्यान्न येन्न येत् सदस्यानेवैव सदस्यान्न येन्न येत् सदस्यानेव सदस्यानेवैव सदस्यान् सदस्यानेव यज्ञेशसेन यज्ञेशसेनैव सदस्यान् सदस्यानेव यज्ञेशसेन एव यज्ञेशसेन यज्ञेशसेनैवैव यज्ञेशसेन आर्पयत्यर्पयति यज्ञेशसेनैवैव यज्ञेशसेन आर्पयति यज्ञेशसेन आर्पयत्यर्पयति यज्ञेशसेन यज्ञेशसेन आर्पयति यज्ञेशसेनेति यज्ञायशसेन अर्पयतीत्यर्पयति आयुर्वैवा आयुरायुर्वा एतदेतद्वा आयुरायुर्वा एतत् वा एतदेतद्वैवा एतद्यज्ञस्य यज्ञस्यैतद्वैवा एतद्यज्ञस्य एतद्यज्ञस्य यज्ञस्यैतदेतद्यज्ञस्य यद्यद्यज्ञस्यैतदेतद्यज्ञस्य यद् यज्ञस्य यद्यद्यज्ञस्य यज्ञस्य यद्ध्रुवो ध्रुवो यद्यज्ञस्य यज्ञस्य यद्ध्रुवः यद्ध्रुवो ध्रुवो यद्यद्ध्रुव उत्तम उत्तमो ध्रुवो यद्यद्ध्रुव उत्तमः ध्रुव उत्तम उत्तमो ध्रुवो ध्रुव उत्तमो ग्रहाणाम् ग्रहाणामुत्तमो ध्रुवो ध्रुव उत्तमो ग्रहाणाम् उत्तमो ग्रहाणाम् ग्रहाणामुत्तम उत्तमो ग्रहाणाम् गृह्यते गृह्यते ग्रहाणामुत्तम उत्तमो ग्रहाणाम् गृह्यते उत्तम इत्युदोत्तमः ग्रहणाम् गृह्यते गृह्यते ग्रहणाम् ग्रहणाम् गृह्यते तस्मात् तस्मात् गृह्यते ग्रहणाम् ग्रहणाम् गृह्यते तस्मात् गृह्यते तस्मात् तस्मात् गृह्यते गृह्यते तस्मादायुरायुष्टस्मात् गृह्यते गृह्यते तस्मादायुः तस्मादायुरायुष्टस्मात् तस्मादायुः प्राणानाम् प्राणानामायुष्टस्मात् तस्मादायुः प्राणानाम् आयुः प्राणानाम् प्राणानामायुरायुः प्राणानामुत्तममुत्तमम् प्राणानामायुरायुः प्राणानामुत्तमम् प्राणानामुत्तममुत्तमम् प्राणानाम् प्राणानामुत्तमम् मूर्धानम् मूर्धानमुत्तमम् प्राणानाम् प्राणानामुत्तमम् मूर्धानम् प्राणानामिति प्राणानाम् उत्तमम् मूर्धानम् मूर्धानमुत्तममुत्तमम् मूर्धानम् दिवो दिवो मूर्धानमुत्तममुत्तमम् मूर्धानम् दिवःमम् मूर्धानम् दिवो दिवो मूर्धानम् मूर्धानम् दिवो अरतिमरतिम् दिवो मूर्धानम् मूर्धानम् दिवो अरतिम् दिवो अरतिमरतिम् दिवो दिवो अरतिम् पृथिव्याः पृथिव्या अरतिम् दिवो दिवो अरतिम् पृथिव्याः अरतिम् पृथिव्याः पृथिव्या अरतिमरतिम् पृथिव्या इति पृथिव्या अरतिमरतिम् पृथिव्या इति पृथिव्या इति पृथिव्याः पृथिव्या इत्याहाहेति पृथिव्याः पृथिव्या इत्याह इत्याहाहेतीत्याह मूर्धानम् मूर्धानमाहेतीत्याह मूर्धानम् आहमूर्धानम् मूर्धानमाहाह मूर्धानमेवैव मूर्धानमाहाह मूर्धानमेव मूर्धानमेवैव मूर्धानम् मूर्धानमेवैनमेनमेव मूर्धानम् मूर्धानमेवैनम् एवैनमेनमेवैवैनकोसमानानाकोसमानानामेनमेवैवैनकोसमानानाम् एनकोसमानानाकोसमानानामेनमेनकोसमानानाम् करोति करोति समानानामेनमेनकोसमानानाम् करोति समानानाम् करोति करोति समानानाकुम् समानानाम् करोति वैश्वानरम् वैश्वानरम् करोति समानानाकुम् समानानाम् करोति वैश्वानरम् करोति वैश्वानरम् वैश्वानरम् करोति करोति वैश्वानरमृतायर्ताय वैश्वानरम् करोति करोति वैश्वानरमृताय वैश्वानरमृतायर्ताय वैश्वानरम् वैश्वानरमृताय जातम् जातमृताय वैश्वानरम् वैश्वानरमृताय जातम् अताय जातम् जातमृतायर्ताय जातमग्निमग्निम् जातमृतायर्ताय जातमग्निम् जातमग्निमग्निम् जातम् जातमग्निमितीत्यग्निम् जातम् जातमग्निमिति अग्निमितीत्यग्निमग्निमित्याहाहेत्यग्निमग्निमित्याह इत्याहाहेदीत्याह वैश्वानरम् वैश्वानरमाहेदीत्याह वैश्वानरम् आह वैश्वानरम् वैश्वानरमाहाह वैश्वानरगुंहिः वैश्वानरमाहाह वैश्वानरगुंहि वैश्वानरगुंहि वैश्वानरम् वैश्वानरगुंहि देवतया देवतया हि वैश्वानरम् वैश्वानरगुंहि देवतया हि देवतया देवतया हि देवतया युरायुर्देवतया हि देवतयायुः देवतया युरायुर्देवतया देवतयायुर्भयतो वैश्वानर उभयतो वैश्वानर आयुर्देवतया देवतयायुर्भयतो वैश्वानरः आयुर्भयतो वैश्वानर उभयतो वैश्वानर आयुरायुर्भयतो वैश्वानरो गृह्यते गृह्यतो भयतो वैश्वानर आयुरायुर्भयतो वैश्वानरो गृह्यते भयतो वैश्वानरो गृह्यते गृह्यत उभयतो वैश्वानर उभयतो वैश्वानरो गृह्यते तस्मात् तस्मात् गृह्यत उभयतो वैश्वानर उभयतो वैश्वानरो गृह्यते तस्मात् उभयतो वैश्वानर इत्युभयतः वैश्वानरः गृह्यते तस्मात् तस्मात् गृह्यते गृह्यते तस्मादुभयत उभयतस्तस्मात् गृह्यते गृह्यते तस्मादुभयतः तस्मादुभयत उभयतस्तस्मात् तस्मादुभयतः प्राणाः प्राणा उभयतस्तस्मात् तस्मादुभयतः प्राणाः उभयतः प्राणाः प्राणा उभयत उभयतः प्राणा अधस्तादधस्तात् प्राणा उभयत उभयतः प्राणा अधस्तात् प्राणा अधस्तादधस्तात् प्राणाः प्राणा अधस्ताच्च चाधस्तात् प्राणाः प्राणा अधस्ताच्च प्राणा इति प्राणाः अधस्ताच्च चाधस्तादधस्ताच्चोपरिष्टादुपरिष्टाच्चाधस्तादधस्ताच्चोपरिष्टात् चोपरिष्टादुपरिष्टाच्च चोपरिष्टाच्च चोपरिष्टाच्च चोपरिष्टाच्च उपरिष्टाच्च चोपरिष्टादुपरिष्टाच्चाद्धिनोऽद्धिनश्चोपरिष्टादुपरिष्टाच्चाद्धिनः चार्धिनोऽद्धिनश्च चार्धिनोऽन्येऽन्येऽर्धिनश्च चार्धिनोऽन्ये अर्धिनोऽन्येऽन्येऽर्धिनोऽर्धिनोऽन्ये ग्रहाग्रह अन्येऽर्धिनोऽर्धिनोऽन्ये ग्रहाः अन्येग्रहाग्रह अन्येऽन्ये ग्रहा गृह्यन्ते गृह्यन्ते ग्रह अन्येऽन्ये ग्रहा गृह्यन्ते ग्रहा गृह्यन्ते गृह्यन्ते ग्रहाग्रह गृह्यन्तेऽर्ध्यर्धि गृह्यन्ते ग्रहाग्रह गृह्यन्तेऽर्धि गृह्यन्तेऽर्ध्यर्धि गृह्यन्ते गृह्यन्तेऽर्धि ध्रुवोर्ध्रुवोऽर्धि गृह्यन्ते गृह्यन्तेऽर्धि ध्रुवः अर्धे ध्रुवो ध्रुवो ध्यध्ये ध्रुवस्तस्मात् ध्रुवो ध्रुवस्तस्मादर्ध्यर्धि तस्मादर्ध्यर्ध्ये तस्मात् तस्मादर्ध्यवाङ्मागर्ध्ये तस्मात् तस्मादर्ध्यवाङ् अर्ध्यर्ध्ये तस्मात् तस्मादर्ध्यवाङ्मागर्ध्ये तस्मात् तस्मादर्ध्यवाङ् अर्ध्यवाङ्मागर्ध्यर्ध्यवान् प्राणः प्राणो वाङ्गर्ध्यर्ध्यवान् प्राणः अवाङ् प्राणः प्राणो वाङ्गवाङ् प्राणो ऽन्येषामन्येषाम् प्राणो वाङ्गवाङ् प्राणो ऽन्येषाम् प्राणो ऽन्येषाम् प्राणः प्राणो ऽन्येषाम् प्राणानाम् प्राणानामन्येषाम् प्राणानामुपोऽप्त उपोऽप्तेत् प्राणानामन्येषामन्येषाम् प्राणानामुपोऽप्ते प्राणानामुपोऽप्त उपोऽप्तेत् प्राणानाम् प्राणानामुपोऽप्तेऽन्ये ऽन्य ग्रह अन्योपोक्त उपोक्तेऽन्ये ग्रहाः उपोक्त इत्युपा उक्ते अन्ये ग्रह ग्रह अन्येऽन्ये ग्रहाः साध्यन्ते साध्यन्ते ग्रह अन्येऽन्ये ग्रहाः साध्यन्ते ग्रहाः साध्यन्ते साध्यन्ते ग्रह ग्रहाः साध्यन्तेऽनुपोक्तेऽनुपोक्ते साध्यन्ते ग्रह ग्रहाः साध्यन्तेऽनुपोक्ते साध्यन्तेऽनुपोक्तेऽनुपोक्ते साध्यन्ते साध्यन्तेऽनुपोक्ते ध्रुवोध्रुवोऽनुपोक्ते साध्यन्ते साध्यन्तेऽनुपोक्ते ध्रुवः अनुपोक्ते ध्रुवोध्रुवोऽनुपोक्तेऽनुपोक्ते ध्रुवस्तस्मात्तस्मात् ध्रुवोऽनुपोक्तेऽनुपोक्ते ध्रुवस्तस्मात् अनुपोक्त इत्यनुपा उक्ते ध्रुवस्तस्मात्तस्मात् ध्रुवोध्रुवस्तस्मादस्थास्थादस्मात् ध्रुवोध्रुवस्तस्मादस्थः तस्मादस्थास्थादस्मात् तस्मादस्थान्या अन्या अस्थादस्मात् तस्मादस्थान्याः अस्थान्या अन्या अस्थास्थान्याः प्रजाः प्रजा अन्या अस्थास्थान्याः प्रजाः अन्याः प्रजाः प्रजा अन्या अन्याः प्रजाः प्रतिष्ठन्ति प्रतिष्ठन्ति प्रजा अन्या अन्याः प्रजाः प्रतिष्ठन्ति प्रजाः प्रतिष्ठन्ति प्रतिष्ठन्ति प्रजाः प्रजाः प्रतिष्ठन्ति मागुंसेन मागुंसेन प्रतिष्ठन्ति प्रजाः प्रजाः प्रतिष्ठन्ति मागुंसेन प्रजा इति प्राजाः प्रतिष्ठन्ति मागुंसेन मागुंसेन प्रतिष्ठन्ति प्रतिष्ठन्ति मागुंसेनान्या अन्या मागुंसेन प्रतिष्ठन्ति प्रतिष्ठन्ति मागुंसेनान्याः प्रतिष्ठन्तीति प्रतिष्ठन्ति मागुंसेनान्या अन्या मागुंसेन मागुंसेनान्या असुरा असुरा अन्या मागुंसेन मागुंसेनान्या असुराः अन्या असुरा असुरा अन्या अन्या असुरा वै वा असुरा अन्या अन्या असुरा वै असुरा वै वा असुरा असुरा वा उत्तरत उत्तरतो वा असुरा असुरा वा उत्तरतः वा उत्तरत उत्तरतो वै वा उत्तरतः पृथिवीम् पृथिवीमुत्तरतो वै वा उत्तरतः पृथिवीम् उत्तरतः पृथिवीम् पृथिवीमुत्तरत उत्तरतः पृथिवीम् पर्याचिकीर्षन् पर्याचिकीर्षन् पृथिवीमुत्तरत उत्तरतः पृथिवीम् पर्याचिकीर्षन् उत्तरत इत्युदोत्तरतः पृथिवीम् पर्याचिकीर्षन् पर्याचिकीर्षन् पृथिवीम् पृथिवीम् पर्याचिकीर्षन्ताम् ताम् पर्याचिकीर्षन् पृथिवीम् पृथिवीम् पर्याचिकीर्षन्ताम् पर्याचिकीर्षन्ताम् ताम् पर्याचिकीर्षन् पर्याचिकीर्षन्ताम् देवा देवास्ताम् पर्याचिकीर्षन् पर्याचिकीर्षन्ताम् देवाः पर्याचिकीर्षन्निति परि आचिकीर्षन् तान् देवा देवास्तान् तान् देवाध्रुवेण ध्रुवेण देवास्तान् तान् देवाध्रुवेण देवाध्रुवेण ध्रुवेण देवा देवाध्रुवेण दृगुंहन् दृगुंहन् ध्रुवेण देवा देवाध्रुवेण दृगुंहन् ध्रुवेण दृगुंहन् दृगुंहन् ध्रुवेण ध्रुवेण दृगुंहन् तत्तद् दृगुंहन् ध्रुवेण ध्रुवेण दृगुंहन् तद् अदृगुंहन् तत्तद् दृगुंहन् दृगुंहन् तद्ध्रुवस्य ध्रुवस्य तद् दृगुंहन् दृगुंहन् तद्ध्रुवस्य तद्ध्रुवस्य ध्रुवस्य तत्तद्ध्रुवस्य ध्रुवत्वम् ध्रुवत्वम् ध्रुवस्य तत्तद्ध्रुवस्य ध्रुवत्वम् ध्रुवस्य ध्रुवत्वम् ध्रुवत्वम् ध्रुवस्य ध्रुवस्य ध्रुवत्वम् यद्यध्रुवत्वम् ध्रुवस्य ध्रुवस्य ध्रुवत्वम् यद् ध्रुवत्वम् यद्यध्रुवत्वम् ध्रुवत्वम् यद्ध्रुवो ध्रुवो यद्ध्रुवत्वम् ध्रुवत्वम् यद्ध्रुवः ध्रुवत्वम् यद्ध्रुवात्वम् यद्ध्रुवो ध्रुवो यद्यध्रुव उत्तरत उत्तरतो ध्रुवो यद्यध्रुव उत्तरतः ध्रुव उत्तरत उत्तरतो ध्रुवो ध्रुव उत्तरतः साध्यते साध्यत उत्तरतो ध्रुवो ध्रुव उत्तरतः साध्यते उत्तरतः साध्यते साध्यत उत्तरत उत्तरतः साध्यते धृत्यै धृत्यै साध्यत उत्तरत उत्तरतः साध्यते धृत्यै उत्तरत इत्युदोत्तरतः स साध्यते धृत्यै धृत्यै साध्यते साध्यते धृत्या आयुरायुर्धृत्यै साध्यते साध्यते धृत्या आयुः धृत्या आयुरायुर्धृत्यै धृत्या आयुर्वै वा आयुर्धृत्यै धृत्या आयुर्वै आयुर्वै वा आयुरायुर्वा एतदेतद्वा आयुरायुर्वा एतद् वा एतदेतद्वै वा एतद्यज्ञस्य यज्ञस्यैतद्वै वा एतद्यज्ञस्य एतद्यज्ञस्य यज्ञस्यैतदेतद्यज्ञस्य यद्यज्ञस्यैतदेतद्यज्ञस्य यद् यज्ञस्य यद्यज्ञस्य यज्ञस्य यद्ध्रवोद्ध्रवो यद्यज्ञस्य यज्ञस्य यद्ध्रवः यद्ध्रवोद्ध्रवो यद्यध्रव आत्मात्मा ध्रुवो यद्यध्रुव आत्मा ध्रुव आत्मात्मा ध्रुवो ध्रुव आत्मा होता होतात्मा ध्रुवोद्ध्रुव आत्मा होता आत्मा होता होतात्मात्मा होता यद्यद्धोतात्मात्मा होता यद् होता यद्यद्धोता होता यद्धो दृशमसे हो दृशमसे यद्धोता होता यद्धो दृशमसे यद्धो दृजमसे हो दृजमसे यद्यद्धो दृजमसे ध्रुवम् ध्रुवगो हो दृजमसे यद्यद्धो दृजमसे ध्रुवम् हो दृजमसे ध्रुवम् ध्रुवगो हो दृजमसे हो दृजमसे ध्रुवमवनयच्च वनयति ध्रुवगो हो दृजमसे ध्रुवमवनयति ओ दृजमस इति हो दृजमसे ध्रुवमवनयच्चवनयति ध्रुवम् अवनयतीत्यवानयति आत्मन्नेवैवात्मन्नात्मन्नेव यज्ञस्य यज्ञस्यैवात्मन्नात्मन्नेव यज्ञस्य एव यज्ञस्य यज्ञस्यैवैव यज्ञस्यायुरायुर्यज्ञस्यैवैव यज्ञस्यायुः यज्ञस्यायुरायुर्यज्ञस्य यज्ञस्यायुर्दधाति दधात्यायुर्यज्ञस्य यज्ञस्यायुर्दधाति आयुर्दधाति दधात्यायुरायुर्दधाति पुरस्तात् पुरस्तात्दधात्यायुरायुर्दधाति पुरस्तात् दधाति पुरस्तात् पुरस्ताद्दधाति दधाति पुरस्तारुक्षस्योक्षस्य पुरस्तात्दधाति दधाति पुरस्तारुक्षस्य पुरस्तारुक्षस्योक्षस्य पुरस्तात् पुरस्तारुक्षस्यावनीयो वनीय उक्षस्य पुरस्तात् पुरस्तारुक्षस्यावनीयः उक्षस्यावनीयो वनीय उक्षस्योक्षस्यावनीय इतीत्यवनीय उक्षस्योक्षस्यावनीय इति अवनीय इतीत्यवनीयो वनीय इत्याहुराहुरित्यवनीयो वनीय इत्याहुः अवनीय इत्यवानीयः इत्याहुराहुरित्याहुः पुरस्तात् पुरस्तादाहुरित्याहुः पुरस्तात् आहुः पुरस्तात् पुरस्तादाहुराहुः पुरस्ताद्भिः पुरस्तादाहुराहुः पुरस्ताद्भिः पुरस्ताद्भिः पुरस्तात् पुरस्ताध्यायुष आयुषो हि पुरस्तात् पुरस्ताध्यायुष ह्यायुष आयुषो हि ह्यायुषो भुङ्क्ते भुङ्क्त आयुषो हि ह्यायुषो भुङ्क्ते आयुषो भुङ्क्ते भुङ्क्त आयुष आयुषो भुङ्क्ते मध्यतो मध्यतो भुङ्क्त आयुष आयुषो भुङ्क्ते मध्यतः भुङ्क्ते मध्यतो मध्यतो भुङ्क्ते भुङ्क्ते मध्यतो वनीयो वनीयो मध्यतो भुङ्क्ते भुङ्क्ते मध्यतो वनीयः मध्यतो वनीयो वनीयो मध्यतो मध्यतो वनीय इतीत्य वनीयो मध्यतो मध्यतो वनीय इति अवनीय इतीत्य वनीयो वनीय इत्याहुराहुरित्य वनीयो वनीय इत्याहुः अवनीय इत्यवानीयः इत्याहुराहुरितीत्याहुर्मध्यमेन मध्यमेनाहुरितीत्याहुर्मध्यमेन आहुर्मध्यमेन मध्यमेनाहुराहुर्मध्यमेन हिः मध्यमेनाहुराहुर्मध्यमेन हि मध्यमेन हिः मध्यमेन मध्यमेन ह्यायुष आयुषो हि मध्यमेन मध्यमेन ह्यायुषः ह्यायुष आयुषो हि ह्यायुषो भुङ्क्ते भुङ्क्त आयुषो हि ह्यायुषो भुङ्क्ते आयुषो भुङ्क्ते भुङ्क्त आयुष आयुषो भुङ्क्त उत्तरार्ध उत्तरार्धे भुङ्क्त आयुष आयुषो भुङ्क्त उत्तरार्धे भुङ्क्त उत्तरार्ध उत्तरार्धे भुङ्क्ते भुङ्क्त उत्तरार्धे वनीयो वनीय उत्तरार्धे भुङ्क्ते भुङ्क्त उत्तरार्धे वनीयः उत्तरार्धे वनीयो वनीय उत्तरार्ध उत्तरार्धे वनीय इतीत्य वनीय उत्तरार्ध उत्तरार्धे वनीय इति उत्तरार्ध इत्युत्तर अर्धे अवनीय इतीत्य वनीयो वनीय इत्याहुराहुरित्य वनीयो वनीय इत्याहुः अवनीय इत्यवानीयः इत्याहुराहुरिदेत्याहुरुत्तमेनोत्तमेनाहुरिदेत्याहुरुत्तमेन आहुरुत्तमेनोत्तमेनाहुराहुरुत्तमेन हि ह्युत्तमेनाहुराहुरुत्तमेन हि उत्तमेन हि ह्युत्तमेनोत्तमेन ह्यायुष आयुष ह्युत्तमेनोत्तमेन ह्यायुष उत्तमेनेत्युत्तमेन ह्यायुष आयुषो हि ह्यायुष भुङ्क्ते भुङ्क्त आयुषो हि ह्यायुष भुङ्क्ते आयुष भुङ्क्ते भुङ्क्त आयुष आयुष भुङ्क्ते वै ईश्वरेव्यां भुङ्क्त आयुष आयुष भुङ्क्ते वै ईश्वरेव्यां भुङ्क्ते वै ईश्वरेव्यां वै ईश्वरेव्यां भुङ्क्ते भुङ्क्ते वै ईश्वरेव्यामृच्यते वै ईश्वरेव्यां भुङ्क्ते भुङ्क्ते वै ईश्वरेव्यामृचि वैश्वदेव्यामृच्युर्ति वै ईश्वरेव्यां वै ईश्वरेव्यामृतिसस्यमानायागुं सस्यमानायामृति वै ईश्वरेव्यां वै ईश्वरेव्यामृतिसस्यमानायाम् वैश्वदेव्यामिति वैश्वादेव्याम् अचुषस्यमानायागुं शस्यमानायाम् मृत्युर्षस्यमानायामवाव शस्यमानायाम् मृत्युर्षस्यमानायामव शस्यमानायामवाव शस्यमानायागुं शस्यमानायामव नयति नयत्यव शस्यमानायागुं शस्यमानायामव नयति अवनयति नयत्यवावनयति वैश्वदेव्यो वैश्वदेव्यो नयत्यवावनयति वैश्वदेव्यः नैत वैश्वदेव्यो वैश्वदेव्यो नैत नैत वैश्वदेव्यो वै वै वै ईश्वरेभ्यो नैत नैत वैश्वदेव्यो वै वैश्वदेव्यो वै वै वै ईश्वरेभ्यो वैश्वदेव्यो वै प्रजाः प्रजा वै वै ईश्वरेभ्यो वैश्वदेव्यो वै प्रजाः वैश्वदेव्य इति वैश्वादेव्यः वै प्रजाः प्रजा वै प्रजाः प्रजासु प्रजासु प्रजा वै प्रजाः प्रजासु प्रजाः प्रजासु प्रजासु प्रजाः प्रजाः प्रजास्वेवैव प्रजासु प्रजाः प्रजाः प्रजास्वेव प्रजा इति प्राजाः प्रजास्वेवैव प्रजासु प्रजास्वेवायुरायुरेव प्रजासु प्रजास्वेवायुः प्रजास्विति प्राजासु एवायुरायुरेवैवायुर्दधाति दधात्यायुरेवैवायुर्दधाति आयुर्दधाति दधात्यायुरायुर्दधाति दधातीति दधाति यज्ञेन वै वै यज्ञेन यज्ञेन वै देवा देवा वै यज्ञेन यज्ञेन वै देवाः वै देवा देवा वै देवास्तु वर्गकं सुवर्गम् देवा वै देवास्तु वर्गम् देवास्तु वर्गकं सुवर्गम् देवा देवास्तु वर्गम् लोकम् लोककं सुवर्गम् देवा देवास्तु वर्गम् लोकम् सुवर्गम् लोकम् लोककं सुवर्गकं सुवर्गम् लोकमायन्नायन् लोककं सुवर्गकं सुवर्गम् लोकमायन् सुवर्गमिति सुवहाग्रम् लोकमायन्नायन् लोकम् लोकमायन्ते त आयन् लोकम् लोकमायन्ते आयन्ते त आयन्नायन्ते मन्यन्ता मन्यन्त त आयन्नायन्ते मन्यन्त ते मन्यन्ता मन्यन्त ते मन्यन्त मनुष्या मनुष्या अमन्यन्त ते मन्यन्त मनुष्याः अमन्यन्त मनुष्या मनुष्या अमन्यन्ता मन्यन्त मनुष्या नो नो मनुष्या अमन्यन्ता मन्यन्त मनुष्यानः मनुष्या नो नो मनुष्या मनुष्या नोऽन्वा भविष्यन्त्यन्वा भविष्यन्ति नो मनुष्या मनुष्या नोऽन्वा भविष्यन्ति नोऽन्वा भविष्यन्ति अन्वा भविष्यन्ति नो नोऽन्वा भविष्यन्तीतीत्यन्वा भविष्यन्ति नो नोऽन्वा भविष्यन्तीति अन्वा भविष्यन्तीतीत्यन्वा भविष्यन्त्यन्वा भविष्यन्तीति ते रहित्यन्वा भविष्यन्त्यन्वा भविष्यन्तीति ते अन्वा भविष्यन्तीत्यनु आभविष्यन्ति इति ते तैति ते संवत्सरेण संवत्सरेण तैति ते संवत्सरेण ते संवत्सरेण संवत्सरेण ते संवत्सरेण योपयित्वा योपयित्वा संवत्सरेण ते संवत्सरेण योपयित्वा संवत्सरेण योपयित्वा योपयित्वा संवत्सरेण संवत्सरेण योपयित्वा सुवर्गकं सुवर्गं योपयित्वा संवत्सरेण संवत्सरेण योपयित्वा सुवर्गम् संवत्सरेणेति संवत्सरेण योपयित्वा सुवर्गकं सुवर्गं योपयित्वा योपयित्वा सुवर्गं लोकं लोककं सुवर्गं योपयित्वा योपयित्वा सुवर्गं लोकम् सुवर्गं लोकं लोककं सुवर्गकं सुवर्गं लोकमायन्नायन् लोककं सुवर्गकं सुवर्गं लोकमायन् सुवर्गमिति सुवहागम् लोकमायन्नायन् लोकम् लोकमायन्तन्तमायन् लोकम् लोकमायन्तम् आयन्तन्तमायन्नायन्तमृषय अर्षयस्तमायन्नायन्तमृषय तमृषय अर्षयस्तन्तमृषय अर्तग्रहैरृतग्रहैरऋषयस्तन्तमृषय अर्तग्रहैः ऋषय अर्तग्रहैरृतग्रहैरऋषय अर्षय अर्तग्रहैरेवैवर्तग्रहैरऋषय अर्षय अर्तग्रहैरेव अर्तग्रहैरेवैवर्तग्रहैरृतग्रहैरेवान्वन्वे वर्तग्रहैरृतग्रहैरेवानु अर्धग्रहैरित्युतो ग्रहैः एवान्वन्वे वैवानुप्रप्राण्वे वैवानुप्रा अनुप्रप्राण्वनुप्राजानन्न जानन् प्राण्वनुप्राजानन् प्राजानन्न जानन् प्रप्राजानन यद्यतजानन् प्रप्राजानन यत् अजानन यद्यतजानन्न जानन यदृतग्रहा अर्धग्रहा यदजानन्न जानन यदृतग्रहाः यदृतग्रहा अर्धग्रहा यद्यतृग्रहा गृह्यन्ते दृश्यन्त अर्धग्रहा यद्यतृग्रहा गृह्यन्ते अर्धग्रहा गृह्यन्ते गृह्यन्त अर्धग्रहा अर्धग्रहा गृह्यन्ते सुवर्गस्य सुवर्गस्य गृह्यन्त अर्धग्रहा अर्धग्रहा गृह्यन्ते सुवर्गस्य अर्धग्रहा इत्युतो ग्रहाः गृह्यन्ते सुवर्गस्य सुवर्गस्य गृह्यन्ते गृह्यन्ते सुवर्गस्य लोकस्य लोकस्य सुवर्गस्य गृह्यन्ते गृह्यन्ते सुवर्गस्य लोकस्य सुवर्गस्य लोकस्य लोकस्य सुवर्गस्य सुवर्गस्य लोकस्य प्रज्ञात्यै प्रज्ञात्यै लोकस्य सुवर्गस्य सुवर्गस्य लोकस्य प्रज्ञात्यै सुवर्गस्येति सुवहागस्य लोकस्य प्रज्ञात्यै प्रज्ञात्यै लोकस्य लोकस्य प्रज्ञात्यै द्वादश द्वादश प्रज्ञात्यै लोकस्य लोकस्य प्रज्ञात्यै द्वादश प्रज्ञात्यै द्वादश द्वादश प्रज्ञात्यै प्रज्ञात्यै द्वादश गृह्यन्ते गृह्यन्ते द्वादश प्रज्ञात्यै प्रज्ञात्यै द्वादश गृह्यन्ते प्रज्ञात्या इति प्राज्ञात्यै द्वादश गृह्यन्ते गृह्यन्ते द्वादश द्वादश गृह्यन्ते द्वादश द्वादश गृह्यन्ते द्वादश द्वादश गृह्यन्ते द्वादश गृह्यन्ते द्वादश द्वादश गृह्यन्ते गृह्यन्ते द्वादशमासा मासा द्वादश गृह्यन्ते गृह्यन्ते द्वादशमासाः द्वादशमासा मासा द्वादश द्वादशमासा असंवत्सरः संवत्सरो मासा द्वादश द्वादशमासा असंवत्सरः मासा असंवत्सरः संवत्सरो मासा मासा असंवत्सरः संवत्सरस्य संवत्सरस्य संवत्सरो मासा मासा संवत्सरः संवत्सरस्य संवत्सरः संवत्सरस्य संवत्सरस्य संवत्सरः संवत्सरः संवत्सरस्य प्रज्ञा आत्यै संवत्सरस्य संवत्सरः संवत्सरः संवत्सरस्य प्रज्ञा आत्यै संवत्सर इति संवत्सरः संवत्सरस्य प्रज्ञा आत्यै प्रज्ञा आत्यै संवत्सरस्य संवत्सरस्य प्रज्ञा आत्यै सः प्रज्ञा आत्यै संवत्सरस्य संवत्सरस्य प्रज्ञा आत्यै सः संवत्सरस्येति संवत्सरस्य प्रज्ञा आत्यै सः प्रज्ञा आत्यै प्रज्ञा आत्यै सः प्रथमौ प्रथमौ सः प्रज्ञा आत्यै प्रज्ञा आत्यै सः प्रथमौ प्रज्ञा आत्या इति प्राज्ञात्यै सः प्रथमौ प्रथमौ सः प्रथमो गृह्येते गृह्येते प्रथमो सः प्रथमो गृह्येते प्रथमो गृह्येते गृह्येते प्रथमौ प्रथमो गृह्येते सः गृह्येते प्रथमौ प्रथमो गृह्येते सः गृह्येते सः गृह्येते गृह्येते सहोत्तमा उत्तमौ सः गृह्येते गृह्येते सहोत्तमौ गृह्येते इति गृह्येते सहोत्तमा उत्तमौ सः सहोत्तमौ तस्मात् तस्मादुत्तमौ सः सहोत्तमौ तस्मात् उत्तमो तस्मात् तस्मादुत्तमा उत्तमो तस्माद्वौ द्वौ द्वौ द्वौ तस्मादुत्तमा उत्तमो तस्माद्वौ द्वौ उत्तमा विद्युदुत्तमौ तस्माद्वौ द्वौ द्वौ द्वौ तस्मात् तस्माद्वौ द्वावृतो भृतो द्वौ द्वौ तस्मात् तस्माद्वौ द्वावृतो द्वौ द्वावृतो भृतो द्वौ द्वौ द्वौ द्वावृतो उभयतोमुखमुभयतोमुखमृतो द्वौ द्वौ द्वौ द्वावृतो उभयतोमुखम् द्वौ द्वाविजद्वौ द्वौ अर्थो उभयतोमुखमुभयतोमुखमृतो अर्थो उभयतोमुखमृतपात्रमृतपात्रमुभयतोमुखमृतो अर्थो उभयतोमुखमृतपात्रम् अर्थो इत्युक्तो उभयतोमुखमृतपात्रमृतपात्रमुभयतोमुखमुभयतोमुखमृतपात्रम् भवति भवत्युक्तपात्रमुभयतोमुखमुभयतोमुखमृतपात्रम् भवति उभयतोमुखमित्युभयतः मुखम् मृतपात्रम् भवति भवत्युक्तपात्रमृतपात्रम् भवति कः को भवत्युक्तपात्रमृतपात्रम् भवति कः मृतपात्रमित्युतो पात्रम् भवति कः को भवति भवति को हि को भवति भवति को हि को हि कः को हि तत्तद्धि कः को हि तत् हि तत्तद्धि हि तद्वेद वेद तद्धि हि तद्वेद तद्वेद वेद तत्तद्वेद युतो युतो वेद तत्तद्वेद यतः वेद युतो युतो वेद वेद यतर्तूनाम् ऋतूनाम् युतो वेद वेद यतर्तूनाम् यतर्तूनाम् ऋतूनाम् युतो यतर्तूनाम् मुखम् मुखमृतूनाम् युतो यतर्तूनाम् मुखम् अतूनाम् मुखम् मुखमृतूनामृतूनाम् मुखमृतुनर्तुनामुखमृतूनामृतूनामुखमृतुनामुखमृतुनामुखम् मुखमृतुना प्रप्रार्तुनामुखम् मुखमृतुना प्रप्रार्तुनर्तुना प्रार्तुनर्तुना प्रेष्य प्रेष्ये एष्य प्रप्रेष्यदिति एष्य प्रप्रेष्यति इष्येदिति इष्येष्येति षट्षडिति इष्येष्येति षट् इति षट्षडिति षट् कृत्वा कृत्वा षडिति षट् कृत्वा षट् कृत्वा कृत्वा षट् षट् कृत्वा आहाः कृत्वा षट् षट् कृत्वा आह कृत्वा आहाः कृत्वा कृत्वा आह षट्षडाः कृत्वा कृत्वा आह षड् आह षट्षडाः षड्वै वै षडाः षड्वै षड्वै वै षट् षड्वा अथवा अथवो वै षट् षड्वा अर्थवः वा अथवा अर्थवो वै वा अर्थवा अर्थून् ऋतून् ऋतवो वै वा अर्थवा अर्थून् अर्थवा अर्थून् ऋतून् ऋतव अर्थवा ऋतूने वै वर्तून् ऋतव अर्थवा ऋतूनेव ऋतो नैवै वर्तो नृतो नैव प्रीणाति प्रीणात्येवर्तो नृतो नैव प्रीणाति एव प्रीणाति प्रीणात्येवैव प्रीणात्युतुभिरृतुभिः प्रीणात्येवैव प्रीणात्युतुभिः प्रीणात्युतुभिरृतुभिः प्रीणाति प्रीणात्युतुभिरिति त्युतुभिः प्रीणाति प्रीणात्युतुभिरिति ऋतुभिरिति त्युतुभिरृतुभिरिति चतुश्चतुरित्युतुभिरृतुभिरिति चतुर्भिरित्युर्दोभिः इति चतुश्चतुरितीति चतुश्चतुष्पदश्चतुष्पदश्चतुरितीति चतुश्चतुष्पदः चतुश्चतुष्पदश्चतुष्पदश्चतुश्चतुश्चतुष्पद एवैव चतुष्पदश्चतुश्चतुश्चतुष्पद एव चतुष्पद एवैव चतुष्पदश्चतुष्पद एव पशून् पशूनेव चतुष्पदश्चतुष्पद एव पशून् चतुष्पद इति चतुः पदः एव पशून् पशूनेवैव पशून् प्रीणाति प्रीणाति पशूनेवैव पशून् प्रीणाति पशून् प्रीणाति प्रीणाति पशून् पशून् प्रीणाति तुतिर्द्विः प्रीणाति पशून् पशून् प्रीणाति द्विः प्रीणाति द्विर्द्विः प्रीणाति प्रीणाति द्विः पुनः पुनर्द्विः प्रीणाति प्रीणाति द्विः पुनः द्विः पुनः पुनर्द्विर्द्विः पुनरऋतुनर्तुना पुनर्द्विर्द्विः पुनरऋतुना पुनरऋतुनर्तुना पुनः पुनरऋतुनाः हर्तुना पुनः पुनरऋतुनाः अर्तुनाः हर्तुनर्तुनाः द्विपदोर्द्विपद आहर्तुनर्तुनाः द्विपदः आहद्विपदो द्विपद आहाहद्विपद एवैव द्विपद आहाहद्विपद एव द्विपद एवैव द्विपदो द्विपद एव प्रीणाति प्रीणात्येव द्विपदो द्विपद एव प्रीणाति द्विपदः एव प्रीणाति प्रीणात्येवैव प्रीणात्युतनर्तुना प्रीणात्येवैव प्रीणात्युतना प्रीणात्युतनर्तुना प्रीणाति प्रीणात्युतुना प्रप्रार्तुना प्रीणाति प्रीणात्युतुना प्रतुना प्रप्रार्तुनर्तुना प्रेष्येष्य प्रार्तुनर्तुना प्रेष्य प्रेष्येष्य प्रप्रेष्येदि ईष्य प्रप्रेष्येति इष्येदि ईष्येष्येति षट्षडिति ईष्येष्येति षट् इति षट्षडिति षट् कृत्वः कृत्वः षडिति षट् कृत्वः षट् कृत्वः कृत्वः षट् षट् कृत्व आहाः कृत्वः षट् षट् कृत्व आह कृत्व आहाः कृत्वः कृत्व आहर्तुभिरृतुभिराह कृत्वः कृत्व आहर्तुभिः आहर्तुभिरृतुभिराहर्तुभिरितीत्युतुभिराहर्तुभिरिति ऋतुभिरितीत्युतुभिरृतुभिरिति चतुश्चतुरित्युतुभिरृतुभिरिति चतुः ऋतुभिरिच्युतुभिः इति चतुश्चतुरितीति चतुस्तस्मात्तस्मात् चतुरितीति चतुस्तस्मात् चतुस्तस्मात्तस्मात् चतुश्चतुस्तस्मात् चतुष्पादश्चतुष्पादस्तस्मात् चतुश्चतुस्तस्मात् चतुष्पादः तस्माच्चतुष्पादश्चतुष्पादस्तस्माच्चतुष्पादः पशवः पशवश्चतुष्पादस्तस्माच्चतुष्पादः पशवः चतुष्पादः पशवः पशवश्चतुष्पादश्चतुष्पादः पशव अर्तून् ऋतून् पशवश्चतुष्पादश्चतुष्पादः पशव अर्तून् चतुष्पाद इति चतुःपादः पशव अर्तून् ऋतून् पशवः पशव अर्तूनुपोपार्तून् पशवः पशव अर्तूनुप ऋतूनुपोपार्तून् ऋतूनुपजीवन्ति जीवन्त्युपार्तून् ऋतूनुपजीवन्ति उपजीवन्ति जीवन्त्युपोपजीवन्ति द्विर्द्विर्जीवन्त्युपोपजीवन्ति द्विः जीवन्ति द्विर्द्विर्जीवन्ति जीवन्ति द्विः पुनः पुनर्द्विर्जीवन्ति जीवन्ति द्विः पुनः द्विः पुनः पुनर्द्विर्द्विः पुनरऋतुनर्तुना पुनर्द्विर्द्विः पुनरऋतुनाः पुनरऋतुनर्तुना पुनः पुनरऋतुनाः हर्तुना पुनः पुनरऋतुनाः अर्तुनाः हर्तुनर्तुनाः तस्मात्तस्मादाहर्तुनर्तुनाः तस्मात् आहतस्मात्तस्मादाहा हतस्माद्विपादो द्विपादस्तस्मादाहा हतस्माद्विपादः तस्माद्विपादो द्विपादस्तस्मात्तस्माद्विपादश्चतुष्पदश्चतुष्पदो द्विपादस्तस्मात्तस्माद्विपादश्चतुष्पदः द्विपादश्चतुष्पदश्चतुष्पदो द्विपादो द्विपादश्चतुष्पदः पशून् पशुभिश्चतुष्पदो द्विपादो द्विपादश्चतुष्पदः पशून् द्विपाद इति द्विपादः चतुष्पदः पशून् पशुभिश्चतुष्पदश्चतुष्पदः पशूनुपोप पशुभिश्चतुष्पदश्चतुष्पदः पशूनुप चतुष्पद इति चतुः पदः पशूनुपोप पशून् पशूनुपजीवन्ति जीवन्त्युप पशून् पशूनुपजीवन्ति उपजीवन्ति जीवन्त्युपोपजीवञ्चतुनर्तुना जीवन्त्युपोपजीवञ्चतुना जीवञ्चतुनर्तुना जीवन्ति जीवञ्चतुना प्रप्रार्तुना जीवन्ति जीवञ्चतुना प्र अर्तुना प्रप्रार्तुनर्तुना प्रेष्येष्य प्रार्तुनर्तुना प्रेष्य प्रेष्येष्य प्रप्रेष्येदि ईष्य प्रप्रेष्येति इष्येदि ईष्येष्येति षट्षडिति ईष्येष्येति षट् इति षट्षडिति निषट् कृत्वः कृत्वषडिति निषट् कृत्वः षट् कृत्वः कृत्वः षट् षट् कृत्व आहाः कृत्वः षट् षट् कृत्व आह कृत्व आहाः कृत्वः कृत्व आहर्तुभिरऋतुभिराह कृत्वः कृत्व आहर्तुभिः आहर्तुभिरऋतुभिराहर्तुभिरितीत्युतुभिराहर्तुभिरिति ऋतुभिरितीत्युतुभिरऋतुभिरिति चतुश्चतुरित्युतुभिरऋतुभिरिति चतुः ऋतुभिरित्युतोभिः इति चतुश्चतुरिति चतुर्द्विर्द्विश्चतुरितीति चतुर्द्विः चतुर्द्विर्द्विश्चतुश्चतुर्द्विः पुनः पुनर्द्विश्चतुश्चतुर्द्विः पुनः द्विः पुनः पुनर्द्विर्द्विः पुनरऋतुनर्तुना पुनर्द्विर्द्विः पुनरऋतुनाः पुनरऋतुनर्तुना पुनः पुनरऋतुनाः हर्तुना पुनः पुनरऋतुनाः अर्तुनाः हर्तुनर्तुनाहाक्रमणमाक्रमणमाहर्तुनर्तुनाहाक्रमणम् आहाक्रमणमाक्रमणमाहाहाक्रमणमेवैवाक्रमणमाहाहाक्रमणमेव आक्रमणमेवैवाक्रमणमाक्रमणमेव तत्तदेवाक्रमणमाक्रमणमेव तद् आक्रमणमित्याक्रमणम् एव तत्तदेवैव तत्सेतुकोसेतुम् तदेवैव तत्सेतुम् तत्सेतुकोसेतुम् तत्तत्सेतुम् यजमानो यजमानस्येतुम् तत्तत्सेतुम् यजमानः सेतुम् यजमानो यजमानस्येतुकोसेतुम् यजमानः कुरुते कुरुते यजमानस्येतुकोसेतुम् यजमानः कुरुते यजमानः कुरुते कुरुते यजमानो यजमानः कुरुते सवर्गस्य सवर्गस्य कुरुते यजमानो यजमानः कुरुते सवर्गस्य कुरुते सवर्गस्य सवर्गस्य कुरुते कुरुते सवर्गस्य लोकस्य लोकस्य सवर्गस्य कुरुते कुरुते सवर्गस्य लोकस्य सवर्गस्य लोकस्य लोकस्य सवर्गस्य सवर्गस्य लोकस्य समष्टी समष्टी लोकस्य सवर्गस्य सवर्गस्य लोकस्य समष्टी सुवर्गस्येति सुभागस्य लोकस्य समष्टी समष्टी लोकस्य लोकस्य समष्टीन समष्टी लोकस्य लोकस्य समष्टीन समष्टीन समष्टी समष्टीनान्योऽन्यो न समष्टी समष्टीनान्यः समष्ट्या इति सम् अष्टी नान्योऽन्यो न नान्योऽन्यमन्यमन्यो न नान्योऽन्यम् अन्योऽन्यमन्यमन्योऽन्योऽन्यमन्वन्मन्यमन्योऽन्योऽन्यमनु अन्यमन्वन्मन्यमन्यमनप्रप्राण्मन्यमन्यमनप्राणप्रप्राण्वनप्रपद्येत पद्येत प्राण्वनप्रपद्येत प्रपद्येत पद्येत प्रप्रपद्येत यद्यत्पद्येत प्रप्रपद्येत यत् पद्येत यद्यत्पद्येत पद्येत यदन्योऽन्यो यत्पद्येत पद्येत यदन्यः यदन्योऽन्यो यद्यदन्योऽन्यमन्यमन्यो यद्यदन्योऽन्यम् अन्योऽन्यमन्यमन्योऽन्योऽन्यमनुप्रपद्येतानुप्रपद्येतान्यमन्योऽन्योऽन्यमनुप्रपद्येत अन्यमनुप्रपद्येतानुप्रपद्येतान्यमन्यमनुप्रपद्येतर्तृरुतुरनुप्रपद्येतान्यमन्यमनुप्रपद्येतर्तुः अनुप्रपद्येतर्तृरुतुरनुप्रपद्येतानुप्रपद्येतर्तुरुतुमृतुमृतुरनुप्रपद्येतानुप्रपद्येतर्तुरुतुम् अनुप्रपद्येतेत्यनुप्रपद्येत ऋतुमृतुमृतुरुतुमन्वन्मृतुमृतुरुतुमनु ऋतुमन्वन्मृतुमृतुमनुप्रप्राण्मृतुमृतुमनुप्र अनुप्रप्राण्वनुप्रपद्येत पद्येत प्राण्वनुप्रपद्येत प्रपद्येत पद्येत प्रप्रपद्येतर्तव अतवः पद्येत प्रप्रपद्येतर्तवः पद्येतर्तव अतवः पद्येत पद्येतर्तवो मोहुका मोहुका अर्तवः पद्येत पद्येतर्तवो मोहुकाः अर्थवो मोहुका मोहुका अर्थव अर्थवो मोहुका स्युस्युर्मोहुका अर्थव अर्थवो मोहुका स्युः मोहुका स्युस्युर्मोहुका मोहुका स्युः प्रसिद्धम् प्रसिद्धग्वस्युर्मोहुका मोहुका स्युः प्रसिद्धम् स्युः प्रसिद्धम् प्रसिद्धग्वस्य स्युः प्रसिद्धमेवैव प्रसिद्धग्वस्य स्युः प्रसिद्धमेव प्रसिद्धमेवैव प्रसिद्धम् प्रसिद्धमेवाध्वर्युरध्वर्युरेव प्रसिद्धम् प्रसिद्धमेवाध्वर्युः प्रसिद्धमिति प्रासिद्धम् एवाध्वर्युरध्वर्युरेवैवाध्वर्युर्दक्षिणेन दक्षिणेनाध्वर्युरेवैवाध्वर्युर्दक्षिणेन अध्वर्युर्दक्षिणेन दक्षिणेनाध्वर्युरध्वर्युर्दक्षिणेन प्रप्रदक्षिणेनाध्वर्युरध्वर्युर्दक्षिणेन प्रदक्षिणेन प्रप्रदक्षिणेन दक्षिणेन प्रपद्यते पद्यते प्रदक्षिणेन दक्षिणेन प्रपद्यते प्रपद्यते पद्यते प्रप्रपद्यते प्रसिद्धम् प्रसिद्धम् पद्यते प्रप्रपद्यते प्रसिद्धम् पद्यते प्रसिद्धम् प्रसिद्धम् पद्यते पद्यते प्रसिद्धम् प्रतिप्रस्थाता प्रतिप्रस्थाता प्रसिद्धम् पद्यते पद्यते प्रसिद्धम् प्रतिप्रस्थाता प्रसिद्धम् प्रतिप्रस्थाता प्रतिप्रस्थाता प्रसिद्धम् प्रसिद्धम् प्रतिप्रस्थातोत्तरेणोत्तरेण प्रतिप्रस्थाता प्रसिद्धम् प्रसिद्धम् प्रतिप्रस्थातोत्तरेण प्रतिसिद्धमिति प्रासिद्धम् प्रतिप्रस्थातोत्तरेणोत्तरेण प्रतिप्रस्थाता प्रतिप्रस्थातोत्तरेण तस्मात् तस्मादुत्तरेण प्रतिप्रस्थाता प्रतिप्रस्थातोत्तरेण तस्मात् प्रतिप्रस्थातेति प्रतिप्रस्थाता उत्तरेण तस्मात् तस्मादुत्तरेणोत्तरेण तस्मादादित्य आदित्यस्तस्मादुत्तरेणोत्तरेण तस्मादादित्यः उत्तरेणेत्युदुत्तरेण तस्मादादित्य आदित्यस्तस्मात् तस्मादादित्यषट्षडादित्यस्तस्मात् तस्मादादित्यषट् आदित्यषट्षडादित्य आदित्यषण्मासो मासषडादित्य आदित्यषण्मासः षण्मासो मासषट्षण्मासो दक्षिणेन दक्षिणेन मासषट्षण्मासो दक्षिणेन मासो दक्षिणेन दक्षिणेन मासो मासो दक्षिणेन इत्येत दक्षिणेन मासो मासो दक्षिणेनैति दक्षिणेन इत्येत दक्षिणेन दक्षिणेनैति षट्षडेत दक्षिणेन दक्षिणेनैति षड् एति षट्षडे एत्येत षडुत्तरेणोत्तरेण षडे एत्येत षडुत्तरेण षडुत्तरेणोत्तरेण षट्षडुत्तरेणोपयामगृहीत उपयामगृहीत उत्तरेण षट्षडुत्तरेणोपयामगृहीतः उत्तरेणोपयामगृहीत उपयामगृहीत उत्तरेणोत्तरेणोपयामगृहीतोऽस्यस्युपयामगृहीत उत्तरेणोत्तरेणोपयामगृहीतोऽसि उत्तरेणेत्युदुत्तरेण उपयामगृहीतोऽस्य स्युपयामगृहीत उपयामगृहीतोऽसि सगुंसर्पः सगुंसर्पोऽस्युपयामगृहीत उपयामगृहीतोऽसि सगुंसर्पः उपयामगृहीत इत्युपयामागृहीतः अधि सगुंसर्पः सगुंसर्पोऽस्यधि सगुंसर्पोऽस्यधि सगुंसर्पोऽस्यधि सगुंसर्पोऽधि सगुंसर्पोऽस्यधि सगुंसर्पः सगुंसर्पोऽस्य गुंहस्पत्याय गुंहस्पत्याय सगुंसर्पः सगुंसर्पोऽस्य गुंहस्पत्याय सगुंसर्प इति संसर्पः अस्य गुंहस्पत्याय गुंहस्पत्याय अस्यस्य गुंहस्पत्याय त्वा गुंहस्पत्याय अस्यस्य गुंहस्पत्याय त्वा अगुंहस्पत्यायत्वात्त्वा गुंहस्पत्यायागुंहस्पत्यायत्वेति दृत्वा गुंहस्पत्यायागुंहस्पत्यायत्वेति अगुंहस्पत्यायेत्यगुंहः प्रत्याय त्वेति दृत्वा त्वेत्याह हेदित्वा त्वेत्याह इत्याहेदित्याहास्त्यस्त्याहेदित्याहास्ति आहास्त्यस्त्याहास्ति त्रयोदशस्त्रयोदशोऽस्त्याहास्तित्रयोदश अस्ति त्रयोदशस्त्रयोदशोऽस्त्यस्ति त्रयोदशो मासो मासस्त्रयोदशोऽस्त्यस्ति त्रयोदशो मासः त्रयोदशो मासो मासस्त्रयोदशस्त्रयोदशो मास इति मासस्त्रयोदशस्त्रयोदशो मास इति त्रयोदश इति त्रयः दशः मास इति मासो मास इत्याहुराहृति मासो मास इत्याहुः इत्याहुराहृति इत्याहुस्तन्तमाहृति इत्याहुस्तम् आहुस्तन्तमाहुराहुस्तमेव इव तमाहुराहुस्तमेव तमेवैव दन्तमेव दत्तदेव दन्तमेव तत् एव दत्तदेवैव तत्प्रीणाति प्रीणाति तदेवैव तत्प्रीणाति तत्प्रीणाति प्रीणाति तत्तत्प्रीणाति प्रीणादीति प्रीणाति सुवर्गाय वै वै सुवर्गाय सुवर्गाय वा एत एते वै सुवर्गाय सुवर्गाय वा एते सुवर्गायेति सुवर्गाय वा एत एते वै वा एते लोकाय लोकायैते वै वा एते लोकाय एते लोकाय लोकायैत एते लोकाय गृह्यन्ते गृह्यन्ते लोकायैत एते लोकाय गृह्यन्ते लोकाय गृह्यन्ते गृह्यन्ते लोकाय लोकाय गृह्यन्ते यद्यद्गृह्यन्ते लोकाय लोकाय गृह्यन्ते यद् गृह्यन्ते यद्यद्गृह्यन्ते गृह्यन्ते इदृतग्रहा ऋतुग्रहा यद्गृह्यन्ते गृह्यन्ते इदृतग्रहाः इदृतग्रहा ऋतुग्रहा यद्यदृतग्रहा ज्योतिर्ज्योतिरृतुग्रहा यद्यदृतग्रहा ज्योतिः ऋतुग्रहा ज्योतिर्ज्योतिरृतुग्रहा ऋतुग्रहा ज्योतिरिन्द्राग्नि इन्द्राग्नि ज्योतिरृतुग्रहा ऋतुग्रहा ज्योतिरिन्द्राग्नि ऋतुग्रहा इत्युर्दुग्रहाः ज्योतिरिन्द्राग्नि इन्द्राग्नि ज्योतिर्ज्योतिरिन्द्राग्नि यद्यदिन्द्राग्नि ज्योतिर्ज्योतिरिन्द्राग्नि यद् इन्द्राग्नि यद्यदिन्द्राग्नि इन्द्राग्नि यदै इन्द्राग्नमयि इन्द्राग्नि यदिन्द्राग्नि इन्द्राग्नि यदै इन्द्राग्नम् इन्द्राग्नि इति इन्द्राग्नि यदै इन्द्राग्नमयि इन्द्राग्नि यद्यदै इन्द्राग्नमृतपात्रेण त्वपात्रेणै इन्द्राग्नि यद्यदै इन्द्राग्नमृतपात्रेण ऐन्द्राग्नमृतपात्रेण त्वपात्रेणै इन्द्राग्नमयि इन्द्राग्नमृतपात्रेण गृह्णाति गृह्णात्युतपात्रेणै इन्द्राग्नमयि इन्द्राग्नमृतपात्रेण गृह्णाति ऐन्द्राग्नमित्यै इन्द्राग्नम् अतुपात्रेण गृह्णाति गृह्णात्युतपात्रेण त्वपात्रेण गृह्णाति ज्योतिर्ज्योतिर्गृह्णात्युतपात्रेण त्वपात्रेण गृह्णाति ज्योतिः अतुपात्रेणेत्युतोपात्रेण गृह्णाति ज्योतिर्ज्योतिर्गृह्णाति गृह्णाति ज्योतिरेवैव ज्योतिर्गृह्णाति गृह्णाति ज्योतिरेव ज्योतिरेवैव ज्योतिर्ज्योतिरेवास्मास्म एव ज्योतिर्ज्योतिरेवास्मै एवास्मास्म एवैवास्म उपरिष्टादुपरिष्टादस्म एवैवास्म उपरिष्टाद् अस्मा उपरिष्टादुपरिष्टादस्म अस्मा उपरिष्टाद्दधाति दधात्युपरिष्टादस्म अस्मा उपरिष्टाद्दधाति उपरिष्टाद्दधाति दधात्युपरिष्टादुपरिष्टाद्दधातसुवर्गस्य सुवर्गस्य दधात्युपरिष्टादुपरिष्टाद्दधातसुवर्गस्य दधातसुवर्गस्य सुवर्गस्य दधाति दधातसुवर्गस्य लोकस्य लोकस्य सुवर्गस्य दधाति दधातसुवर्गस्य लोकस्य सुवर्गस्य लोकस्य लोकस्य सुवर्गस्य सुवर्गस्य लोकस्यानुख्यात्या अनुख्यात्यै लोकस्य सुवर्गस्य सुवर्गस्य लोकस्यानुख्यात्यै सुवर्गस्येति सुवर्गस्य लोकस्यानुख्यात्या अनुख्यात्यै लोकस्य लोकस्यानुख्यात्या ओजो भृता ओजो भृतावनुख्यात्यै लोकस्य लोकस्यानुख्यात्या ओजो भृतौ अनुख्यात्या ओजो भृता ओजो भृतावनुख्यात्या अनुख्यात्या ओजो भृतौ वै वा ओजो भृतावनुख्यात्या अनुख्यात्या ओजो भृतौ वै अनुख्यात्या इत्यनुख्यात्यै ओजो भृतौ वै वा ओजो भृता ओजो भृतौ वा एतावेतौ वा ओजो भृता ओजो भृता वा एतौ ओजो भृता वित्योजः भृतौ वा एतावेतौ वै वा एतौ देवानाम् देवानामेतौ वै वा एतौ देवानाम् एतौ देवानाम् देवानामेतावेतौ देवानाम् यद्यद्देवानामेतावेतौ देवानाम् यद् देवानां यद्यद्देवानां देवानां यदिन्द्राग्नि इन्द्राग्नि यद्देवानां देवानां यदिन्द्राग्नि यदिन्द्राग्नि इन्द्राग्नि यद्यदिन्द्राग्नि यद्यदिन्द्राग्नि यद्यदिन्द्राग्नि इन्द्राग्नि यद्यदिन्द्राग्नि इन्द्राग्निरैन्द्राग्न ऐन्द्राग्नो यदिन्द्राग्नि इन्द्राग्निरैन्द्राग्नः इन्द्राग्नि इति इन्द्राग्नि रै इन्द्राग्न ऐ इन्द्राग्नो यद्यरै इन्द्राग्नो गृह्यते गृह्यत ऐन्द्राग्नो यद्यरै इन्द्राग्नो गृह्यते ऐन्द्राग्नो गृह्यते गृह्यत ऐन्द्राग्न ऐ इन्द्राग्नो गृह्यत ओज ओजो गृह्यत ऐन्द्राग्न ऐ इन्द्राग्नो गृह्यत ओजः ऐन्द्राग्न इत्यै इन्द्राग्नः गृह्यत ओज ओजो गृह्यते गृह्यत ओज एवैवौजो गृह्यते गृह्यत ओज एव ओज एवैवौज ओज एवा वा वैवौज ओज एवा वा एवा वा वै वै मावृन्धे रुन्धे वै वै वावृन्धे अवरुन्धे रुन्धे वावृन्धे वैश्वदेवम् वैश्वदेवगोरुन्धे वावृन्धे वैश्वदेवम् रुन्धे वैश्वदेवम् वैश्वदेवगोरुन्धे रुन्धे वैश्वदेवगो शुक्रपात्रेण शुक्रपात्रेण वैश्वदेवगोरुन्धे रुन्धे वैश्वदेवगो शुक्रपात्रेण वैश्वदेवगो शुक्रपात्रेण शुक्रपात्रेण वैश्वदेवम् वैश्वदेवगो शुक्रपात्रेण गृह्णाति गृह्णाति शुक्रपात्रेण वैश्वदेवम् वैश्वदेवगो शुक्रपात्रेण गृह्णाति वैश्वदेवमिति वैश्वदेवम् शुक्रपात्रेण गृह्णाति गृह्णाति शुक्रपात्रेण शुक्रपात्रेण गृह्णाति वैश्वदेव्यो वैश्वदेव्यो गृह्णाति शुक्रपात्रेण शुक्रपात्रेण गृह्णाति वैश्वदेव्यः शुक्रपात्रेणेति शुक्रपात्रेण गृह्णाति वैश्वदेव्यो वैश्वदेव्यो गृह्णाति गृह्णाति वैश्वदेव्यो वै वै वै ईश्वदेव्यो गृह्णाति गृह्णाति वैश्वदेव्यो वै वैश्वदेव्यो वै वै वै ईश्वदेव्यो वैश्वदेव्यो वै प्रजाः प्रजा वै वै ईश्वदेव्यो वैश्वदेव्यो वै प्रजाः वैश्वदेव्य इति वैश्वदेव्यः वै प्रजाः प्रजा वै प्रजा असा वसौ प्रजा वै प्रजा असौ प्रजा असा वसौ प्रजाः प्रजा असावादित्य आदित्योऽसौ प्रजाः प्रजा असावादित्यः प्रजा इति प्राजाः असावादित्य आदित्योऽसावसावादित्यः शुक्रः शुक्र आदित्योऽसावसावादित्यः शुक्रः आदित्यः शुक्रः शुक्र आदित्य आदित्यः शुक्रो यद्यत् शुक्र आदित्य आदित्यः शुक्रो यद् शुक्रो यद्यत् शुक्रः शुक्रो यद्वै ईश्वदेवम् वै ईश्वदेवं यच्छुक्रः शुक्रो यद्वै ईश्वदेवम् यद्वै ईश्वदेवम् वै ईश्वदेवम् यद्यद्वै ईश्वदेवगो शुक्रपात्रेण शुक्रपात्रेण वैश्वदेवम् यद्यद्वै ईश्वदेवगो शुक्रपात्रेण वैश्वदेवगो शुक्रपात्रेण शुक्रपात्रेण वैश्वदेवम् वै ईश्वदेवगो शुक्रपात्रेण गृह्णाति गृह्णाति शुक्रपात्रेण वैश्वदेवम् वै ईश्वदेवगो शुक्रपात्रेण गृह्णाति वैश्वदेवमिति वैश्वदेवम् शुक्रपात्रेण गृह्णाति गृह्णाति शुक्रपात्रेण शुक्रपात्रेण गृह्णाति तस्मात् तस्मात् गृह्णाति शुक्रपात्रेण शुक्रपात्रेण गृह्णाति तस्मात् शुक्रपात्रेणेति शुक्रपात्रेण गृह्णाति तस्मात् तस्मात् गृह्णाति गृह्णाति तस्मादसावसौ तस्मात् गृह्णाति गृह्णाति तस्मादसौ तस्मादसावसौ तस्मात् तस्मादसावादित्य आदित्योऽसौ तस्मात् तस्मादसावादित्यः असावादित्य आदित्योऽसावसावादित्यः सर्वाः सर्वा आदित्योऽसावसावादित्यः सर्वाः आदित्यः सर्वाः सर्वा आदित्य आदित्यः सर्वाः प्रजाः प्रजाः सर्वा आदित्य आदित्यः सर्वाः प्रजाः सर्वाः प्रजाः प्रजाः सर्वाः सर्वाः प्रजाः प्रत्यङ् प्रत्यङ् प्रजाः सर्वाः सर्वाः प्रजाः प्रत्यङ् प्रजाः प्रत्यङ् प्रत्यङ् प्रजाः प्रजाः प्रत्यङ्गद् प्रत्यङ् प्रजाः प्रजाः प्रत्यङ्गद् प्रजा इति प्राजाः प्रत्यङ्गुले प्रत्यङ्गृत्यङ्गुलेत्येत्यत् प्रत्यङ्गृत्यङ्गुलेति उदेत्येत्युदिदेति तस्मात् तस्मादेत्युदिदेति तस्मात् एति तस्मात् तस्मादेत्येति तस्मात् सर्वः सर्वस्तस्मादेत्येति तस्मात् सर्वः तस्मात् सर्वः सर्वस्तस्मात् तस्मात् सर्व एवैव सर्वस्तस्मात् तस्मात् सर्व एव सर्व एवैव सर्वः सर्व एव मन्यते मन्यत एव सर्वः सर्व एव मन्यते एव मन्यते मन्यत एवैव मन्यते माम् माम् मन्यत एवैव मन्यते माम् मन्यते माम् माम् मन्यते मन्यते माम् प्रति प्रति माम् मन्यते मन्यते माम् प्रति माम् प्रति प्रति माम् माम् प्रत्युदुत्प्रति माम् माम् प्रत्युदु प्रत्युदुत्प्रति प्रत्युदगादघादुत्प्रति प्रत्युदगाद् उदगादगादुदगादितीत्यगादुदगादिति अगादितीत्यगादगादिति वैश्वदेवम् वै ईश्वदेवमित्यगादगादिति वैश्वदेवम् इति वैश्वदेवम् वै ईश्वदेवमिति वैश्वदेवगो शुक्रपात्रेण शुक्रपात्रेण वैश्वदेवमिति वैश्वदेवगो शुक्रपात्रेण वैश्वदेवकम् शुक्रपात्रेण शुक्रपात्रेण वैश्वदेवम् वैश्वदेवकम् शुक्रपात्रेण गृह्णाति गृह्णाति शुक्रपात्रेण वैश्वदेवम् वैश्वदेवकम् शुक्रपात्रेण गृह्णाति वैश्वदेवमिति वैश्वादेवम् शुक्रपात्रेण गृह्णाति गृह्णाति शुक्रपात्रेण शुक्रपात्रेण गृह्णाति वैश्वदेव्यो वैश्वदेव्यो गृह्णाति शुक्रपात्रेण शुक्रपात्रेण गृह्णाति वैश्वदेव्यः शुक्रपात्रेणेति शुक्रपात्रेण गृह्णाति वैश्वदेव्यो वैश्वदेव्यो गृह्णाति गृह्णाति वैश्वदेव्यो वै वै वै ईश्वरेभ्यो गृह्णाति गृह्णाति वैश्वरेभ्यो वै वैश्वदेव्यो वै वै वै ईश्वरेभ्यो वैश्वदेव्यो वै प्रजाः प्रजा वै वै ईश्वरेभ्यो वैश्वदेव्यो वै प्रजाः वैश्वदेव्य इति वैश्वादेव्यः वै प्रजाः प्रजा वै प्रजास्तेजस्तेजः प्रजा वै प्रजास्तेजः प्रजास्तेजस्तेजः प्रजाः प्रजास्तेजः शुक्रः शुक्रस्तेजः प्रजाः प्रजास्तेजः शुक्रः प्रजा इति प्राजाः तेजः शुक्रः शुक्रस्तेजस्तेजः शुक्रो यद्यच्छुक्रस्तेजस्तेजः शुक्रो यद् शुक्रो यद्यच्छुक्रः शुक्रो यद्वै ईश्वदेवम् वै ईश्वदेवम् यच्छुक्रः शुक्रो यद्वै ईश्वदेवम् यद्वै ईश्वदेवम् वै ईश्वदेवम् यद्यद्वै ईश्वदेवकौ शुक्रपात्रेण शुक्रपात्रेण वैश्वदेवम् यद्यद्वै ईश्वदेवकौ शुक्रपात्रेण वैश्वदेवकौ शुक्रपात्रेण शुक्रपात्रेण वैश्वदेवम् वै ईश्वदेवकौ शुक्रपात्रेण गृह्णाति गृह्णाति शुक्रपात्रेण वैश्वदेवम् वै ईश्वदेवकौ शुक्रपात्रेण गृह्णाति वैश्वदेवमिति वैश्वादेवम् शुक्रपात्रेण गृह्णाति गृह्णाति शुक्रपात्रेण शुक्रपात्रेण गृह्णाति प्रजासु प्रजासु गृह्णाति शुक्रपात्रेण गृह्णाति प्रजासु शुक्रपात्रेणेति शुक्रपात्रेण गृह्णाति प्रजासु प्रजासु गृह्णाति गृह्णाति प्रजाः स्वेवैव प्रजासु गृह्णाति गृह्णाति प्रजाः स्वेव प्रजाः स्वेवैव प्रजासु प्रजाः स्वेव तेजस्तेज एव प्रजासु प्रजाः स्वेव तेजः प्रजास्विति प्राजासु एव तेजस्तेज एवैव तेजो दधाति दधाति तेज एवैव तेजो दधाति तेजो दधाति दधाति तेजस्तेजो दधाति दधातीति दधाति इन्द्रो मरुद्भिर्मरुद्भिरिन्द्र इन्द्रो मरुद्भिः सांविद्येन सांविद्येन मरुद्भिरिन्द्र इन्द्रो मरुद्भिः सांविद्येन मरुद्भिः सांविद्येन सांविद्येन मरुद्भिर्मरुद्भिः सांविद्येन माध्यन्दिने माध्यन्दिने सांविद्येन मरुद्भिर्मरुद्भिः सांविद्येन माध्यन्दिने मरुद्भिरिति मरुतोभिः सांविद्येन माध्यन्दिने माध्यन्दिने सांविद्येन सांविद्येन माध्यन्दिने समने समने माध्यन्दिने सांविद्येन सांविद्येन माध्यन्दिने समने सांविद्येनेति सांविद्येन माध्यन्दिने समने समने माध्यन्दिने माध्यन्दिने समने वृत्रम् वृत्रकम् समने माध्यन्दिने माध्यन्दिने समने वृत्रम् समने वृत्रम् वृत्रकम् समने समने वृत्रमहन्नहन् वृत्रकम् समने समने वृत्रमहन् वृत्रमहन्नहन् वृत्रम् वृत्रमहनयद्यदहन् वृत्रम् वृत्रमहनयत् अहनयद्यदहन्नहनयन्माध्यन्दिने माध्यन्दिने यदहन्नहनयन्माध्यन्दिने यन्माध्यन्दिने माध्यन्दिने यद्यन्माध्यन्दिने समने समने माध्यन्दिने यद्यन्माध्यन्दिने समने माध्यन्दिने समने समने माध्यन्दिने माध्यन्दिने समने मृत्वदीया मृत्वदीयाः समने माध्यन्दिने माध्यन्दिने समने मृत्वदीयाः समने मरुत्वदीया मरुत्वदीया समने समने मरुत्वदीया गृह्यन्ते गृह्यन्ते मरुत्वदीया समने समने मरुत्वदीया गृह्यन्ते मरुत्वदीया गृह्यन्ते गृह्यन्ते मरुत्वदीया मरुत्वदीया गृह्यन्ते वार्त्रघ्ना वार्त्रघ्ना गृह्यन्ते मरुत्वदीया मरुत्वदीया गृह्यन्ते वार्त्रघ्ना गृह्यन्ते वार्त्रघ्ना वार्त्रघ्ना गृह्यन्ते गृह्यन्ते वार्त्रघ्ना एवैव वार्त्रघ्ना गृह्यन्ते गृह्यन्ते वार्त्रघ्ना एव वार्त्रघ्ना एवैव वार्त्रघ्ना वार्त्रघ्ना एव ते त एव वार्त्रघ्ना वार्त्रघ्ना एव ते वार्त्रघ्ना इति वार्त्राघ्नः एव ते त एवैव तेजमानस्येजमानस्य त एवैव तेजमानस्य तेजमानस्येजमानस्य ते तेजमानस्य गृह्यन्ते गृह्यन्ते यजमानस्य ते तेजमानस्य गृह्यन्ते यजमानस्य गृह्यन्ते गृह्यन्ते यजमानस्येजमानस्य गृह्यन्ते तस्य तस्य गृह्यन्ते यजमानस्येजमानस्य गृह्यन्ते तस्य गृह्यन्ते तस्य तस्य गृह्यन्ते गृह्यन्ते तस्य वृत्रम् वृत्रम् तस्य गृह्यन्ते गृह्यन्ते तस्य वृत्रम् तस्य वृत्रम् वृत्रम् तस्य तस्य वृत्रम् जघ्नषो जघ्नषो वृत्रम् तस्य तस्य वृत्रम् जघ्नषः वृत्रम् जघ्नषो जघ्नषो वृत्रम् वृत्रम् जघ्नष अर्धव अर्धवो जघ्नषो वृत्रम् वृत्रम् जघ्नष अर्धवः जघ्नष अर्धव अर्धवो जघ्नषो जघ्नष अर्धवो मुष्यन् मुष्यन् ऋतव जघ्नषो जघ्नष अर्धवो मुष्यन् अथवा मुष्यन् मुष्यन् ऋतव अर्धवो मुष्यन् ससो मुष्यन् ऋतव अर्धवो मुष्यन् स अमुष्यन् ससो मुष्यन् नमुष्यन् सार्धपात्रेण ऋतुपात्रेण सोमुष्यन् नमुष्यन् सार्धपात्रेण सकर्तुपात्रेण ऋत्वपात्रेण ससकर्तुपात्रेण मृत्वदीयान् मृत्वदीयान् ऋतुपात्रेण ससकर्तुपात्रेण मृत्वदीयान् ऋतुपात्रेण मृत्वदीयान् मृत्वदीयान् ऋतुपात्रेण ऋत्वपात्रेण मृत्वदीयान् गृह्णात् गृह्णान् मृत्वदीयान् ऋतुपात्रेण ऋत्वपात्रेण मृत्वदीयान् गृह्णात् ऋतुपात्रेणेत्युतो पात्रेण मरुत्वदीयान् गृह्णात् गृह्णान् मरुत्वदीयान् मरुत्वदीयान् गृह्णात् ततस्ततो गृह्णान् मरुत्वदीयान् मरुत्वदीयान् गृह्णात् ततः अगृह्णात् ततस्ततो गृह्णात् गृह्णात् ततो वै वै ततो गृह्णात् गृह्णात् ततो वै ततो वै वै ततस्ततो वै स वै ततस्ततो वै सः वै स वै वै स अर्तून् ऋतून् स वै वै स अर्तून् स अर्तून् ऋतून् च स अर्तून् प्रप्रार्तून् च स अर्तून् प्र अर्तून् प्रप्रार्तून् ऋतून् प्राजानात् जानात् प्रार्तून् ऋतून् प्राजानात् प्राजानात् जानात् प्रप्राजानाद्यजानात् प्रप्राजानाद्य अजानाद्यजानात् जानाद्यजानाद्यजानात्रेण त्वपात्रेण यदजानात् जानाद्यजानात्रेण यजृतपात्रेण त्वपात्रेण यद्यजृतपात्रेण मृत्वदीया मृत्वदीया ऋतुपात्रेण यद्यजृतपात्रेण मृत्वदीयाः ऋतुपात्रेण मरुत्वदीया मरुत्वदीया ऋतुपात्रेण ऋत्वपात्रेण मरुत्वदीया गृह्यन्ते गृह्यन्ते मरुत्वदीया ऋतुपात्रेण ऋत्वपात्रेण मरुत्वदीया गृह्यन्ते ऋतुपात्रेणेत्युतोपात्रेण मरुत्वदीया गृह्यन्ते गृह्यन्ते मरुत्वदीया मरुत्वदीया गृह्यन्त ऋतूनां ऋतूनां गृह्यन्ते मरुत्वदीया मरुत्वदीया गृह्यन्त ऋतूनां गृह्यन्त ऋतूनां ऋतूनां गृह्यन्ते गृह्यन्त ऋतूनां प्रज्ञात्यै प्रज्ञात्या ऋतूनां गृह्यन्ते गृह्यन्त ऋतूनां प्रज्ञात्यै ऋतूनां प्रज्ञात्यै प्रज्ञात्या ऋतूनां ऋतूनां प्रज्ञात्यै वज्रं वज्रं प्रज्ञात्या ऋतूनां ऋतूनां प्रज्ञात्यै वज्रं प्रज्ञात्यै वज्रं वज्रं प्रज्ञात्यै प्रज्ञात्यै वज्रं वै वै वज्रं प्रज्ञात्यै प्रज्ञात्यै वज्रं वै प्रज्ञात्या इति प्राज्ञाति वज्रं वै वै वज्रं वज्रं वा एतमेतं वै वज्रं वज्रं वा एतं वा एतमेतं वै वा एतं यजमानो यजमान एतं वै वा एतं यजमानः एतं यजमानो यजमान एतमेतं यजमानो भ्रातृव्याय भ्रातृव्याय यजमान एतमेतं यजमानो भ्रातृव्याय यजमानो भ्रातृव्याय भ्रातृव्याय यजमानो यजमानो भ्रातृव्याय प्रप्रभ्रातृव्याय यजमानो यजमानो भ्रातृव्याय प्र भ्रातृव्याय प्रप्रभ्रातृव्याय भ्रातृव्याय प्रहरति हरति प्रभ्रातृव्याय भ्रातृव्याय प्रहरति प्रहरति हरति प्रप्रहरति यद्यद्धरति प्रप्रहरति यद् हरति यद्यद्धरति हरति यन्मरुत्वदीया मरुत्वदीया यद्धरति हरति यन्मरुत्वदीयाः यन्मरुत्वदीया मरुत्वदीया यद्यन्मरुत्वदीया उदुन्मरुत्वदीया यद्यन्मरुत्वदीया उदु मरुत्वदीया उदुन्मरुत्वदीया मरुत्वदीया उदेवैवोन्मरुत्वदीया मरुत्वदीया उदेव उदेवैवोदुदेव प्रथमेन प्रथमेनैवोदुदेव प्रथमेन एव प्रथमेन प्रथमेनैवैव प्रथमेन यच्छति यच्छति प्रथमेनैवैव प्रथमेन यच्छति प्रथमेन यच्छति यच्छति प्रथमेन प्रथमेन यच्छति प्रप्रयच्छति प्रथमेन प्रथमेन यच्छति प्र यच्छति प्रप्रयच्छति यच्छति प्रहरति हरति प्रयच्छति यच्छति प्रहरति प्रहरति हरति प्रप्रहरति द्वितीयेन द्वितीयेन हरति प्रप्रहरति द्वितीयेन हरति द्वितीयेन द्वितीयेन हरति हरति द्वितीयेन स्तृणुते स्तृणुते द्वितीयेन हरति हरति द्वितीयेन स्तृणुते द्वितीयेन स्तृणुते स्तृणुते द्वितीयेन द्वितीयेन स्तृणुते तृतीयेन तृतीयेन स्तृणुते द्वितीयेन द्वितीयेन स्तृणुते तृतीयेन स्तृणुते तृतीयेन तृतीयेन स्तृणुते स्तृणुते तृतीयेनायुधमायुधं तृतीयेन स्तृणुते स्तृणुते तृतीयेनायुधं तृतीयेनायुधमायुधं तृतीयेन तृतीयेनायुधं वै वा आयुधं तृतीयेन तृतीयेनायुधं वै आयुधं वै वा आयुधमायुधं वा एतदेतद्वा आयुधमायुधं वा एतत् वा एतदेतद्वै वा एतद्यजमानो यजमान एतद्वै वा एतद्यजमानः एतद्यजमानो यजमान एतदेतद्यजमानस्वगुंसं यजमान एतदेतद्यजमानस्वं यजमानस्वगुंसं यजमानो यजमानस्य गुस्कृते कृते संयजमानो यजमानस्य गुस्कृते सगुस्कृते कृते सगुंसगुस्कृते युद्यत्कृते सगुंसगुस्कृते यत् कृते यद्यत्कृते कृते यन्मरुत्वदीया मरुत्वदीया यत्कृते कृते यन्मरुत्वदीयाः यन्मरुत्वदीया मरुत्वदीया यद्यन्मरुत्वदीया धनुर्धनुर्मरुत्वदीया यद्यन्मरुत्वदीया धनुः मरुत्वदीया धनुर्धनुर्मरुत्वदीया मरुत्वदीया धनुरेवैव धनुर्मरुत्वदीया मरुत्वदीया धनुरेव धनुरेवैव धनुर्धनुरेव प्रथमः प्रथम एव धनुर्धनुरेव प्रथमः एव प्रथमः प्रथम एवैव प्रथमोज्याज्या प्रथम एवैव प्रथमोज्या प्रथमोज्याज्या प्रथमः प्रथमोज्या द्वितीयो द्वितीयोज्या प्रथमः प्रथमोज्या द्वितीयः ज्याद्वितीयो अद्वितीयो ज्याद्वितीय इषर्षद्वितीयो ज्याद्वितीय इषुः द्वितीय इषर्षद्वितीयो अद्वितीय इषस्तृतीयस्तृतीय इषद्वितीयो अद्वितीय इषस्तृतीयः इषस्तृतीयस्तृतीय इषर्षस्तृतीयः प्रतिप्रतितृतीय इषर्षस्तृतीयः प्रति तृतीयः प्रतिप्रतितृतीयस्तृतीयः प्रत्येवैव प्रतितृतीयस्तृतीयः प्रत्येव प्रत्येवैव प्रतिप्रत्येव प्रथमेन प्रथमेनैव प्रतिप्रत्येव प्रथमेन एव प्रथमेन प्रथमेनैवैव प्रथमेन धत्ते धत्ते प्रथमेनैवैव प्रथमेन धत्ते प्रथमेन धत्ते धत्ते प्रथमेन प्रथमेन धत्ते विधत्ते प्रथमेन प्रथमेन धत्तेऽपि धत्ते विधत्ते धत्ते विसृजति सृजति विधत्ते धत्ते विसृजति विसृजति सृजति विसृजति द्वितीयेन द्वितीयेन सृजति विसृजति द्वितीयेन सृजति द्वितीयेन द्वितीयेन सृजति सृजति द्वितीयेन विद्यति विद्यति द्वितीयेन सृजति सृजति द्वितीयेन विद्यति द्वितीयेन विद्यति विद्यति द्वितीयेन द्वितीयेन विद्यति तृतीयेन तृतीयेन विद्यति द्वितीयेन द्वितीयेन विद्यति तृतीयेन विद्यति तृतीयेन तृतीयेन विद्यति विद्यति तृतीयेनेन्द्र इन्द्रस्तृतीयेन विद्यति विद्यति तृतीयेनेन्द्रः तृतीयेनेन्द्र इन्द्रस्तृतीयेन तृतीयेनेन्द्रो वृत्रम् वृत्रमिन्द्रस्तृतीयेन तृतीयेनेन्द्रो वृत्रम् इन्द्रो वृत्रम् वृत्रमिन्द्र इन्द्रो वृत्रगो हत्वा हत्वा वृत्रमिन्द्र इन्द्रो वृत्रगो हत्वा वृत्रगो हत्वा हत्वा वृत्रम् वृत्रगो हत्वा पराम् परागो हत्वा वृत्रम् वृत्रगो हत्वा पराम् हत्वा पराम्परागो हत्वा हत्वा पराम् परावतम् परावतम् परागो हत्वा हत्वा पराम् परावतम् पराम् परावतम् परावतम् पराम्पराम् परावतमगच्छत् गच्छत् परावतम् पराम्पराम् परावतमगच्छत् परावतमगच्छत् गच्छत् परावतम् परावतमगच्छत् पापा गच्छत् परावतम् परावतमगच्छत् परावतमिति परावतम् अगच्छत पापा गच्छत गच्छत पाराधनराधनपा गच्छत गच्छत पाराधम् अपाराधनराधनपापाराधमितीत्यराधनपापाराधमिति अराधमितीत्यराधनराधमिति मन्यमानो मन्यमान इत्यराधनराधमिति मन्यमानः इति मन्यमानो मन्यमान इति मन्यमानस्व समन्यमान इति मन्यमानस्व मन्यमानस्व समन्यमानो मन्यमानस्व हरितो हरितस्व मन्यमानो मन्यमानस्व हरितः सहरितो हरितस्व सहरितो भवद भवद्धरितस्व सहरितो भवद् हरितो भवद भवद्धरितो हरितो भवत्सो भवद्धरितो हरितो भवत्सः अभवत्स स भवद भवत्स एतानेतान् स भवद भवत्स एतान् स एतानेतान् स स एतान् मरुत्वदीयान् मरुत्वदीयानेतान् स स एतान् मरुत्वदीयान् एतान् मरुत्वदीयान् मरुत्वदीयानेतानेतान् मरुत्वदीयानात्मस्मरणानात्मस्मरणान् मरुत्वदीयानेतानेतान् मरुत्वदीयानात्मस्मरणान् मरुत्वदीयानात्मस्मरणानात्मस्मरणान् मरुत्वदीयान् मरुत्वदीयानात्मस्मरणान् पश्यत् पश्यदात्मस्मरणान् मरुत्वदीयान् मरुत्वदीयानात्मस्मरणान् पश्यत् आत्मस्मरणान् पश्यत् पश्यदात्मस्मरणानात्मस्मरणान् पश्यत्तागुस्तान् पश्यदात्मस्मरणानात्मस्मरणान् पश्यत्तान् आत्मस्मरणानित्या आत्मास्मरणान् अपश्यत्तागुस्तान् पश्यत पश्यत्तान गृह्णीता गृह्णीततान पश्यत पश्यत्तान गृह्णीता तानगृह्णेता गृह्णेतताकस्तानगृह्णेत प्राणम् प्राणमगृह्णेतताकस्तानगृह्णेत प्राणम् अगृह्णेत प्राणम् प्राणमगृह्णेता गृह्णेत प्राणमेवैव प्राणमगृह्णेता गृह्णेत प्राणमेव प्राणमेवैव प्राणम् प्राणमेव प्रथमेन प्रथमेनैव प्राणम् प्राणमेव प्रथमेन प्राणमिति प्राणम् एव प्रथमेन प्रथमेनैवैव प्रथमेन आस्पृणुता स्पृणुत प्रथमेनैवैव प्रथमेन आस्पृणुत प्रथमेन आस्पृणुता स्पृणुत प्रथमेन प्रथमेन आस्पृणुता पानमपानमस्पृणुत प्रथमेन प्रथमेन आस्पृणुता पानम् अस्पृणुता पानमपानमस्पृणुता स्पृणुता पानम् द्वितीयेन द्वितीयेनापानमस्पृणुता स्पृणुता पानम् द्वितीयेन अपानम् द्वितीयेन द्वितीयेनापानमपानम् द्वितीयेनात्मानमात्मानम् द्वितीयेनापानमपानम् द्वितीयेनात्मानम् अपानमित्यपानम् द्वितीयेनात्मानमात्मानम् द्वितीयेन द्वितीयेनात्मानम् तृतीयेन तृतीयेनात्मानम् द्वितीयेन द्वितीयेनात्मानम् तृतीयेन आत्मानम् तृतीयेन तृतीयेनात्मानमात्मानम् तृतीयेनात्मस्मरणा आत्मस्मरणास्तृतीयेनात्मानमात्मानम् तृतीयेनात्मस्मरणाः तृतीयेनात्मस्मरणा आत्मस्मरणास्तृतीयेन तृतीयेनात्मस्मरणा वैव आत्मस्मरणास्तृतीयेन तृतीयेनात्मस्मरणा वै आत्मस्मरणा वैव आत्मस्मरणा आत्मस्मरणा वा एत एते वा आत्मस्मरणा आत्मस्मरणा वा एते आत्मस्मरणा इत्या आत्मास्मरणाः वा एत एते वैव एते यजमानस्य यजमानस्यैते वैव एते यजमानस्य एते यजमानस्य यजमानस्यैत एते यजमानस्य गृह्यन्ते गृह्यन्ते यजमानस्यैत एते यजमानस्य गृह्यन्ते यजमानस्य गृह्यन्ते गृह्यन्ते यजमानस्य यजमानस्य गृह्यन्ते यद्यद्गृह्यन्ते यजमानस्य यजमानस्य गृह्यन्ते यद् गृह्यन्ते यद्यद्गृह्यन्ते गृह्यन्ते यन्मरुत्वदीया मरुत्वदीया यद्गृह्यन्ते गृह्यन्ते यन्मरुत्वदीया यन्मरुत्वदीया मरुत्वदीया यद्यन्मरुत्वदीया प्राणम् प्राणम् मरुत्वदीया यद्यन्मरुत्वदीया प्राणम् मरुत्वदीया प्राणम् प्राणम् मरुत्वदीया मरुत्वदीया प्राणमेवैव प्राणम् मरुत्वदीया मरुत्वदीया प्राणमेव प्राणमेवैव प्राणम् प्राणमेव प्रथमेन प्रथमेनैव प्राणम् प्राणमेव प्रथमेन प्राणमिति प्राणम् एव प्रथमेन प्रथमेनैवैव प्रथमेन स्पृणुते स्पृणुते प्रथमेनैवैव प्रथमेन स्पृणुते प्रथमेन स्पृणुते स्पृणुते प्रथमेन प्रथमेन स्पृणुते पानमपानग् स्पृणुते प्रथमेन प्रथमेन स्पृणुते पानम् स्पृणुते पानमपानग् स्पृणुते स्पृणुते पानम् द्वितीयेन द्वितीयेनापानग् स्पृणुते स्पृणुते पानम् द्वितीयेन पानम् द्वितीयेन द्वितीयेनापानमपानम् द्वितीयेनात्मानमात्मानम् द्वितीयेनापानमपानम् द्वितीयेनात्मानम् अपानमित्यपानम् द्वितीयेनात्मानमात्मानम् द्वितीयेन द्वितीयेनात्मानम् तृतीयेन तृतीयेनात्मानम् द्वितीयेन द्वितीयेनात्मानम् तृतीयेन आत्मानम् तृतीयेन तृतीयेनात्मानमात्मानम् तृतीयेनेन्द्र इन्द्रस्तृतीयेनात्मानमात्मानम् तृतीयेनेन्द्रः तृतीयेनेन्द्र इन्द्रस्तृतीयेन तृतीयेनेन्द्रो वृत्रम् वृत्रमिन्द्रस्तृतीयेन तृतीयेनेन्द्रो वृत्रम् इन्द्रो वृत्रम् वृत्रमिन्द्र इन्द्रो वृत्रमहन्नहम् वृत्रमिन्द्र इन्द्रो वृत्रमहन् वृत्रमहन्नहम् वृत्रम् वृत्रमहन्तन्तमहम् वृत्रम् वृत्रमहन्तम् अहन्तन्तमहन्नहन्तम् देवा देवास्तमहन्नहन्तम् देवाः तम् देवा देवास्तन्तम् देवा अब्रुवन् अब्रुवन् देवास्तन्तम् देवा अब्रुवन् देवा अब्रुवन् अब्रुवन् देवा देवा अब्रुवन् महान् महान् अब्रुवन् देवा देवा अब्रुवन् महान् अब्रुवन् महान् महान् अब्रुवन् अब्रुवन् महान् वै वै महान् अब्रुवन् अब्रुवन् महान् वै महान् वै वै महान् महान् वा अयमयम् वै महान् महान् वा अयम् वा अयमयम् वै वा अयमभूदभूदयम् वै वा अयमभूद् अयमभूदभूदयमयमभूद्यो यो भूदयमयमभूद्यः अभूद्यो यो भूदभूद्यो वृत्रम् वृत्रयो भूदभूद्यो वृत्रम् यो वृत्रम् वृत्रयो यो वृत्रमवधीदवधेत् वृत्रयो यो वृत्रमवधीत् वृत्रमवधीदवधेत् वृत्रम् वृत्रमवधीदितीत्यवधेत् वृत्रम् वृत्रमवधीदिति अवधीदितीत्यवधेदवधेदि च तत्तरित्यवधेदवधेदि च तत् इति तत्तरिति तन्महेन्द्रस्य महेन्द्रस्य तदिति तन्महेन्द्रस्य तन्महेन्द्रस्य महेन्द्रस्य तत्तन्महेन्द्रस्य महेन्द्रत्वम् महेन्द्रत्वम् महेन्द्रस्य तत्तन्महेन्द्रस्य महेन्द्रत्वम् महेन्द्रस्य महेन्द्रत्वम् महेन्द्रत्वम् महेन्द्रस्य महेन्द्रस्य महेन्द्रत्वकोंसस महेन्द्रत्वम् महेन्द्रस्य महेन्द्रस्य महेन्द्रत्वकोंसः महेन्द्रस्येति महा इन्द्रस्य महेन्द्रत्वकोंसस महेन्द्रत्वम् महेन्द्रत्वकोंस एतमेतकोंस महेन्द्रत्वम् महेन्द्रत्वकोंस एतम् महेन्द्रत्वमिति महेन्द्रात्वम् स एतमेतकोंसस एतम् माहेन्द्रम् माहेन्द्रमेतकोंसस एतम् माहेन्द्रम् एतम् माहेन्द्रम् माहेन्द्रमेतमेतम् माहेन्द्रमुद्धारमुद्धारम् माहेन्द्रमेतमेतम् माहेन्द्रमुद्धारम् माहेन्द्रमुद्धारमुद्धारम् माहेन्द्रम् माहेन्द्रमुद्धारमुदुद्धारम् माहेन्द्रम् माहेन्द्रमुद्धारमुदु माहेन्द्रमिति माहा इन्द्रम् उद्धारमुदुरुद्धारमुद्धारमुदहरता हरतोरुद्धारमुद्धारमुदहरता उद्धारमित्युदुहारम् उदहरता हरतोदुदहरत वृत्रम् वृत्रमहरतोदुदहरत वृत्रम् अहरतवृत्रम् वृत्रमहरता हरतवृत्रको हत्वा हत्वा वृत्रमहरता हरतवृत्रको हत्वा वृत्रको हत्वा हत्वा वृत्रम् वृत्रको हत्वा अन्यास्वन्यासु हत्वा वृत्रम् वृत्रको हत्वान्यासु हत्वान्यास्वन्यासु हत्वा हत्वान्यासु देवतासु देवता अस्वन्यासु हत्वा हत्वान्यासु देवतासु अन्यासु देवतासु देवता अस्वन्यास्वन्यासु देवता स्वध्यधि देवता अस्वन्यास्वन्यासु देवता स्वधि देवतास्वध्यधि देवतासु देवतास्वधियद्यदधि देवतासु देवतास्वधियत् अधियद्यदध्यधियन्माहेन्द्रो माहेन्द्रो यदध्यधियन्माहेन्द्र यन्माहेन्द्रो माहेन्द्रो यद्यन्माहेन्द्रो दृश्यते दृश्यते माहेन्द्रो यद्यन्माहेन्द्रो दृश्यते माहेन्द्रो दृश्यते दृश्यते माहेन्द्रो माहेन्द्रो दृश्यत उद्धारमुद्धारम् दृश्यते माहेन्द्रो माहेन्द्रो दृश्यत उद्धारम् दृश्यहेन्द्र इति माहा इन्द्रः गृह्यत उद्धारमुद्धारम् गृह्यते गृह्यत उद्धारमेवैवोद्धारम् गृह्यते गृह्यत उद्धारमेव उद्धारमेवैवोद्धारमुद्धारमेव तन्तमेवोद्धारमुद्धारमेव तम् उद्धारमित्युदुद्धारम् एव तन्तमेवैव तञ्यजमानो यजमानस्तमेवैव तञ्यजमानः अन्यजमानो यजमानस्तन्तम् यजमान उदुद्यजमानस्तन्तम् यजमान उदु यजमान उदुद्यजमानो यजमान उद्धरते हरत उद्यजमानो यजमान उद्धरते उद्धरते हरत उदुद्धरतेऽन्यास्वन्यासु हरत उदुद्धरतेऽन्यासु हरतेऽन्यास्वन्यासु हरते हरतेऽन्यासु प्रजासु प्रजास्वन्यासु हरते हरतेऽन्यासु प्रजासु अन्यासु प्रजासु प्रजास्वन्यास्वन्यासु प्रजास्वध्यधि प्रजास्वन्यास्वन्यासु प्रजास्वधि प्रजास्वध्यधि प्रजासु प्रजास्वधि शुक्रभात्रेण शुक्रभात्रेणाधि प्रजासु प्रजास्वधि शुक्रभात्रेण प्रजास्विधि प्राजासु अधिशुक्रभात्रेण शुक्रभात्रेणाध्यधि शुक्रभात्रेण गृह्णाति गृह्णाति शुक्रभात्रेणाध्यधि शुक्रभात्रेण गृह्णाति शुक्रभात्रेण गृह्णाति गृह्णाति शुक्रभात्रेण शुक्रभात्रेण गृह्णाति यजमानदेवत्यो यजमानदेवत्यो गृह्णाति शुक्रभात्रेण शुक्रभात्रेण गृह्णाति यजमानदेवत्यः शुक्रभात्रेणेति शुक्रपात्रेण गृह्णाति यजमानदेवत्यो यजमानदेवत्यो गृह्णाति गृह्णाति यजमानदेवत्यो वै वै यजमानदेवत्यो गृह्णाति गृह्णाति यजमानदेवत्यो वै यजमानदेवत्यो वै वै यजमानदेवत्यो यजमानदेवत्यो वै माहेन्द्रो माहेन्द्रो वै यजमानदेवत्यो यजमानदेवत्यो वै माहेन्द्रः यजमानदेवत्य इति यजमानः देवत्यः वै माहेन्द्रो माहेन्द्रो वै वै माहेन्द्रस्तेजस्तेजो माहेन्द्रो वै वै माहेन्द्रस्तेजः माहेन्द्रस्तेजस्तेजो माहेन्द्रो माहेन्द्रस्तेजः शुक्रः शुक्रस्तेजो माहेन्द्रो माहेन्द्रस्तेजः शुक्रः माहेन्द्र इति माहा इन्द्रः तेजःशुक्रः शुक्रस्तेजस्तेजःशुक्रो यद्यच्छुक्रस्तेजस्तेजःशुक्रो यद् शुक्रो यद्यच्छुक्रः शुक्रो यन्माहेन्द्रम् माहेन्द्रम् यच्छुक्रशुक्रो यन्माहेन्द्रम् यन्माहेन्द्रम् माहेन्द्रम् यज्जन्माहेन्द्रगो शुक्रभात्रेण शुक्रभात्रेण माहेन्द्रम् यज्जन्माहेन्द्रगो शुक्रभात्रेण माहेन्द्रगो शुक्रभात्रेण शुक्रभात्रेण माहेन्द्रम् माहेन्द्रगो शुक्रभात्रेण गृह्णाति गृह्णाति शुक्रभात्रेण माहेन्द्रम् माहेन्द्रगो शुक्रभात्रेण गृह्णाति माहेन्द्रमिति माहा इन्द्रम् शुक्रभात्रेण गृह्णाति गृह्णाति शुक्रभात्रेण शुक्रभात्रेण गृह्णाति यजमाने यजमाने गृह्णाति शुक्रभात्रेण शुक्रभात्रेण गृह्णाति यजमाने शुक्रभात्रेणेति शुक्रपात्रेण गृह्णाति यजमाने यजमाने गृह्णाति गृह्णाति यजमान एवैव यजमाने गृह्णाति गृह्णाति यजमान एव यजमान एवैव यजमाने यजमान एव तेजस्तेज एव यजमाने यजमान एव तेजः एव तेजस्तेज एवैव तेजो दधाति दधाति तेज एवैव तेजो दधाति तेजो दधाति दधाति तेजस्तेजो दधाति दधारीति दधाति अदितिः पुत्रकामा पुत्रकामादितिरदितिः पुत्रकामा साध्येभ्यः साध्येभ्यः पुत्रकामादितिरदितिः पुत्रकामा साध्येभ्यः पुत्रकामा साध्येभ्यः साध्येभ्यः पुत्रकामा पुत्रकामा साध्येभ्यो देवेभ्यो देवेभ्यः साध्येभ्यः पुत्रकामा पुत्रकामा साध्येभ्यो देवेभ्यः पुत्रकामेति पुत्रा कामाः साध्येभ्यो देवेभ्यो देवेभ्यः साध्येभ्यः साध्येभ्यो देवेभ्यो ब्रह्मोदनम् ब्रह्मोदनम् देवेभ्यः साध्येभ्यः साध्येभ्यो देवेभ्यो ब्रह्मोदनम् देवेभ्यो ब्रह्मोदनम् ब्रह्मोदनम् देवेभ्यो देवेभ्यो ब्रह्मोदनमपचत पचत् ब्रह्मोदनम् देवेभ्यो देवेभ्यो ब्रह्मोदनमपचत ब्रह्मोदनमपजत् अपजत् ब्रह्मोदनम् ब्रह्मोदनमपजत् तस्यै तस्य अपजत् ब्रह्मोदनम् ब्रह्मोदनमपजत् तस्यै ब्रह्मोदनमिति ब्रह्मा ओदनम् अपजत् तस्यै तस्य अपजत् अपजत् तस्य उच्छेषणमुच्छेषणम् तस्य अपजत् अपजत् तस्य उच्छेषणम् तस्य उच्छेषणमुच्छेषणम् तस्यै तस्य उच्छेषणमददुरददुरुच्छेषणम् तस्यै तस्य उच्छेषणमददुरु उच्छेषणमददुरदुरुच्छेषणमुच्छेषणमददुस्तत्तदुरुच्छेषणमुच्छेषणमददुस्तदुच्छेषणमिच्युदुशेषणम् अददुस्तत्तदुरदुस्तत्प्रदददुरदुस्तत्प्रदत्तप्राश्चादाश्चात्प्रदत्तप्राश्चात् प्राश्चादाश्चात्प्रप्राश्चात्साश्चात्प्रप्राश्चात्सा आश्चात् साश्चादाश्चात् सारेतो रेतस्साश्चादाश्चात् सारेतः सारेतो रेतस्सा सारेतो धत्ता धत्तरेतस्सा सारेतो धत्ता रेतो धत्ता धत्तरेतो रेतो धत्ततस्यैकस्य अधत्तरेतो रेतो धत्ततस्यै अधत्ततस्यैकस्य अधत्ता धत्ततस्यै चत्वारश्चत्वारस्तस्य अधत्ता धत्ततस्यै चत्वारः तस्यै चत्वारश्चत्वारस्तस्यैकस्यै चत्वार आदित्या आदित्याश्चत्वारस्तस्यैकस्यै चत्वार आदित्याः चत्वार आदित्या आदित्याश्चत्वारश्चत्वार आदित्या अजायन्ता अजायन्तादित्याश्चत्वारश्चत्वार आदित्या अजायन्ता आदित्या अजायन्ता जायन्तादित्या आदित्या अजायन्तसा सा जायन्तादित्या आदित्या अजायन्तसा अजायन्तसा सा जायन्ता जायन्तसा द्वितीयम् द्वितीयमु सा जायन्ता जायन्तसा द्वितीयम् सा द्वितीयम् द्वितीयमु सा द्वितीयमपचदपच द्वितीयको सा द्वितीयमपचत् द्वितीयमपचदपचत् द्वितीयम् द्वितीयमपचत् सापचत् द्वितीयम् द्वितीयमपचत् सा अपचत्सा सापचदपचत् सामन्यतामन्यत सापचदपचत् सामन्यता सामन्यतामन्यत सा सामन्यतोच्छेषणादुच्छेषणादमन्यत सा सामन्यतोच्छेषणाद् अमन्यतोच्छेषणादुच्छेषणादमन्यतामन्यतोच्छेषणान्मेम उच्छेषणादमन्यतामन्यतोच्छेषणान्मे उच्छेषणान्मेम उच्छेषणादुच्छेषणान्म इम इमेम उच्छेषणादुच्छेषणान्म इमे उच्छेषणादित्युदुच्छेषणाद् म इम इमे मे म इमे एज्ञताज्ञते मे मे म इमे एज्ञत इमे एज्ञताज्ञते म इमे एज्ञत यज्ञदज्ञते म इमे एज्ञतयत् अज्ञत यज्ञदज्ञताज्ञतयरग्रे ग्रे यदज्ञताज्ञतयरग्रे यदग्रे ग्रे यद्यदग्रे ए प्राशिष्यामि प्राशिष्याम्यग्रे यद्यदग्रे ए प्राशिष्यामि अग्रे ए प्राशिष्यामि प्राशिष्याम्यग्रे ग्रे ए प्राशिष्यामेत इतः प्राशिष्याम्यग्रे ग्रे ए प्राशिष्यामेत प्राशिष्यामेत इतः प्राशिष्यामि प्राशिष्यामीतो मे म इतः प्राशिष्यामि प्राशिष्यामीतो मे ए प्राशिष्यामीति प्राशिष्यामि इतो मे म इत इतो मे वसीयागुंसो वसीयागुंसो म इत इतो मे वसीयागुंसः मे वसीयागुंसो वसीयागुंसो मे मे वसीयागुंसो जनिष्यन्ते जनिष्यन्ते वसीयागुंसो मे मे वसीयागुंसो जनिष्यन्ते वसीयागुंसो जनिष्यन्ते जनिष्यन्ते वसीयागुंसो वसीयागुंसो जनिष्यन्त इति जनिष्यन्ते वसीयागुंसो वसीयागुंसो जनिष्यन्त इति जनिष्यन्त इति जनिष्यन्ते जनिष्यन्त इति सा सेति जनिष्यन्ते जनिष्यन्त इति सा इति सा सेतीति साग्रे ग्रे सेतीति साग्रे साग्रे ग्रे साग्रे प्रप्राग्रे साग्रे प्राग्रे प्रप्राग्रे ग्रे प्राश्चाद्राग्रे ग्रे प्राश्चात् प्राश्चादाश्चात् प्रप्राश्चात् साश्चात् प्रप्राश्चात् साश्चात् साश्चादाश्चात् सारेतो रेतः साश्चादाश्चात् सारेतः सारेतो रेतः सारेतो धत्ता धत्त रेतः सारेतो धत्ता रेतो धत्ता धत्त रेतो रेतो धत्तदस्यैतस्या अधत्त रेतो रेतो धत्तदस्यै अधत्तदस्यैतस्या अधत्ता धत्तदस्यै व्यर्थम् व्यर्थम् तस्या अधत्ता धत्तदस्यै व्यर्थम् तस्यै व्यर्थम् व्यर्थम् तस्यैतस्यै व्यर्थमाण्डमाण्डम् व्यर्थम् तस्यैतस्यै व्यर्थमाण्डम् व्यर्थमाण्डमाण्डम् व्यर्थम् व्यर्थमाण्डमजायता जायताण्डम् व्यर्थम् व्यर्थमाण्डमजायत व्यर्थमिति वि अर्थम् आण्डमजायता जायताण्डमाण्डमजायत सा जायताण्डमाण्डमजायत सा अजायत सा जायता जायत सादित्येभ्य आदित्येभ्यः सा जायता जायत सादित्येभ्यः सादित्येभ्य आदित्येभ्यः सादित्येभ्य एवैवादित्येभ्यः सादित्येभ्य एव आदित्येभ्य एवैवादित्येभ्य आदित्येभ्य एव तृतीयम् तृतीयमेवादित्येभ्य आदित्येभ्य एव तृतीयम् एव तृतीयम् तृतीयमेवैव तृतीयमपचदपचत् तृतीयमेवैव तृतीयमपचत् तृतीयमपचदपचत् तृतीयम् तृतीयमपचत् भोगाय भोगायापचत् तृतीयम् तृतीयमपचत् भोगाय अपचत् भोगाय भोगायापचदपचत् भोगाय मे मे भोगायापचदपचत् भोगाय मे भोगाय मे मे भोगाय भोगाय म इदमिदम् मे भोगाय भोगाय म इदम् म इदमिदम् मे म इदग्श्रान्तग्श्रान्तमिदम् मे म इदग्श्रान्तम् इदग्श्रान्तग्श्रान्तमिदमिदग्श्रान्तमस्त्वस्तु श्रान्तमिदमिदग्श्रान्तमस्तु श्रान्तमस्त्वस्तु श्रान्तग्श्रान्तमस्त्विदीत्यस्तु श्रान्तग्श्रान्तमस्त्विति अस्त्विदीत्यस्त्वस्त्विदितेत इत्यस्त्वस्त्विदिते इदितेत इदीदिते ए ब्रुवन्नब्रुवन्त इदीदिते ए ब्रुवन् ते ए ब्रुवन्नब्रुवन्ते ते ए ब्रुवनवरम् वरमब्रुवन्ते ते ए ब्रुवनवरम् अब्रुवनवरम् वरमब्रुवन्नब्रुवनवरम् वृणामहै वृणामहै वरमब्रुवन्नब्रुवनवरम् वृणामहै वरम् वृणामहै वृणामहै वरम् वरम् वृणामहैयो यो वृणामहै वरम् वरम् वृणामहैयः वृणामहैयो यो वृणामहै वृणामहैयो तोतो यो वृणामहै वृणामहैयोगः यो तोतो यो योतो जायातै जायात अतो यो योतो जायातै अतो जायातै जायात अतोतो जायात अस्माकमस्माकम् जायात अतोतो जायात अस्माकम् जायाता अस्माकमस्माकम् जायातै जायात अस्माकगोंसो अस्माकम् जायातै जायात अस्माकगोंसः अस्माकगुंसो अस्माकमस्माकगुंस एक एकस्सो अस्माकमस्माकगुंस एकः स एक एकस्स स एको स सदेकस्स स एको सत् एको सद सदेक एको सद्यो यो सदेक एको सद्यः असद्यो यो सद सद्यो स्यास्ययो सद सद्यो स्या योऽस्यास्य यो योऽस्य प्रजायाम् प्रजायामस्य यो योऽस्य प्रजायाम् अस्य प्रजायाम् प्रजायामस्यास्य प्रजायामृध्याता अर्ध्यादयि प्रजायामस्यास्य प्रजायामृध्यादयि प्रजायामृध्याता अर्ध्यादयि प्रजायाम् प्रजायामृध्याता अस्माकमस्माकमृध्यादयि प्रजायाम् प्रजाया अर्ध्याता अस्माकम् प्रजायामिति प्राजायाम् अर्ध्याता अस्माकमस्माकमृध्याता अर्ध्याता अस्माकम् भोगाय भोगाय अस्माकमृध्याता अर्ध्याता अस्माकम् भोगाय अस्माकम् भोगाय भोगाय अस्माकमस्माकम् भोगाय भवाद्भवाद्भोगाय अस्माकमस्माकम् भोगाय भवात् भोगाय भवाद्भवाद्भोगाय भोगाय भवादिति भवाद्भोगाय भोगाय भवादिति भवादिति भवाद्भवादिति ततस्तत इति भवाद्भवादिति ततः इति ततस्तत इति विवस्वान् विवस्वान् तत इति विवस्वान् ततो विवस्वान् विवस्वान् ततस्ततो विवस्वानादित्य आदित्यो विवस्वान् ततस्ततो विवस्वानादित्य विवस्वानादित्य आदित्यो विवस्वान् विवस्वानादित्यो जायत जायतादित्यो विवस्वान् विवस्वानादित्यो जायत आदित्यो जायत जायतादित्य आदित्यो जायत तस्य तस्या जायतादित्य आदित्यो जायत तस्य अजायत तस्य तस्या जायता जायत तस्य वै वै तस्या जायता जायत तस्य वै तस्य वै वै तस्य तस्य वा इयमियम् वै तस्य वा इयम् वा इयमियम् वै वा इयम् प्रजा प्रजेयम् वै वा इयम् प्रजा इयम् प्रजा प्रजेयमियम् प्रजा यद्यत् प्रजेयमियम् प्रजा यत् प्रजा यद्यत् प्रजा प्रजायन्मनुष्या मनुष्या यत् प्रजा प्रजायन्मनुष्याः प्रजेति प्राजा यन्मनुष्या मनुष्या यद्यन्मनुष्या आस्तासु तासु मनुष्या यद्यन्मनुष्या आस्तासु मनुष्या आस्तासु तासु मनुष्या मनुष्या आस्तास्वेक एकस्तासु मनुष्या मनुष्या आस्तास्वेकः तास्वेक एकस्तासु तास्वेक एवैवैकस्तासु तास्वेक एव एक एवैवैक एक एवर्ध अर्ध एवैक एक एवर्ध एवर्ध अर्ध एवैवर्धो योय अर्ध एवैवर्धो यः अर्धो यो य अर्ध अर्धो यो यजते यजते य अर्ध अर्धो यो यजते यो यजते यजते यो यो यजते स यजते यो यो यजते सः यजते स यजते यजते स देवानाम् देवानागुंस यजते यजते स देवानाम् स देवानाम् देवानागुंस स देवानाम् भोगाय भोगाय देवानागुंस स देवानाम् भोगाय देवानाम् भोगाय भोगाय देवानाम् देवानाम् भोगाय भवति भवति भोगाय देवानाम् देवानाम् भोगाय भवति भोगाय भवति भवति भोगाय भोगाय भवति देवा देवा भवति भोगाय भोगाय भवति देवाः भवति देवा देवा भवति भवति देवा वै वै देवा भवति भवति देवा वै देवा वै वै देवा देवा वै यज्ञात् यज्ञात् वै देवा देवा वै यज्ञात् वै यज्ञात् यज्ञात् वै वै यज्ञात् रुद्रगो रुद्रं यज्ञात् वै वै यज्ञात् रुद्रम् यज्ञात् रुद्रगो रुद्रं यज्ञात् यज्ञात् रुद्रमन्तरन्ता रुद्रं यज्ञात् यज्ञात् रुद्रमन्तः रुद्रमन्तरन्ता रुद्रगो रुद्रमन्तरायन्नायन्नन्ता रुद्रगो रुद्रमन्तरायन् अन्तरायन्नायन्नन्तरन्तरायन् स आयन्नन्तरन्तरायन् सः आयन् स आयन्नायन् स आदित्यानादित्यान् स आयन्नायन् स आदित्यान् स आदित्यानादित्यान् स आदित्यानन्वाक्रमतान् वाक्रमतादित्यान् स आदित्यानन्वाक्रमत आदित्यानन्वाक्रमतान्वाक्रमतादित्यानादित्यानन्वाक्रमततेते एन्वाक्रमतादित्यानादित्यानन्वाक्रमतते अन्वाक्रमततेते एन्वाक्रमतान्वाक्रमतते द्विदेवत्यान् द्विदेवत्यान्ते एन्वाक्रमतान्वाक्रमतते द्विदेवत्यान् अन्वाक्रमतेत्यनु आक्रमत ते द्विदेवत्या अन्द्विदेवत्या अन्ते ते द्विदेवत्या अन्वप्रद्विदेवत्या अन्ते ते द्विदेवत्या अन्व द्विदेवत्या अन्प्रद्विदेवत्या अन्द्विदेवत्या अन्प्रापद्यन्तापद्यन्त प्रद्विदेवत्या अन्द्विदेवत्या अन्प्रापद्यन्त द्विदेवत्यानिति द्विदेवत्यान् प्रापद्यन्तापद्यन्त प्रप्रापद्यन्ततागुस्तानपद्यन्त प्रप्रापद्यन्ततान् अपद्यन्ततागुस्तानपद्यन्तापद्यन्तापद्यन्ततान्ननतानपद्यन्तापद्यन्ततान्न तान्ननतागुस्तान्न प्रति प्रजनतागुस्तान्न प्रति न प्रति प्रतिनन प्रति प्रप्रप्रतिनन प्रति प्र प्रतिप्रप्रतिप्रतिप्रायच्छन् यच्छन् प्रप्रतिप्रतिप्रायच्छन् प्रायच्छन् यच्छन् प्रप्रायच्छन् तस्मात् तस्मादयच्छन् प्रप्रायच्छन् तस्मात् अयच्छन् तस्मादयच्छन्नयच्छन्तस्मादप्यपि तस्मादयच्छन्नयच्छन्तस्मादपि तस्मादप्यपि तस्मात्तस्मादभिवध्यम् मध्यमपि तस्मात्तस्मादभिवध्यम् अभिवध्यम् मध्यमप्यभिवध्यम् प्रपन्नम् प्रपन्नम् मध्यमप्यभिवध्यम् प्रपन्नम् मध्यम् प्रपन्नम् प्रपन्नम् मध्यम् प्रपन्नम् न प्रपन्नम् मध्यम् मध्यम् प्रपन्नम् न प्रपन्नम् न प्रपन्नम् प्रपन्नम् न प्रति प्रजन प्रपन्नम् प्रपन्नम् न प्रति प्रपन्नमिति प्रापन्नम् न प्रदे प्रदिन प्रदे प्रप्रदिन प्रदि प्रदि प्रप्रदि प्रदि प्रयच्छन्ति यच्छन्ति प्रप्रदि प्रदि प्रयच्छन्ति प्रयच्छन्ति यच्छन्ति प्रप्रयच्छन्ति तस्मात् तस्माद्यच्छन्ति प्रप्रयच्छन्ति तस्मात् यच्छन्ति तस्मात् तस्माद्यच्छन्ति यच्छन्ति तस्माद्विदेवत्येभ्यो द्विदेवत्येभ्यस्तस्माद्यच्छन्ति यच्छन्ति तस्माद्विदेवत्येभ्य तस्माद्विदेवत्येभ्यो द्विदेवत्येभ्यस्तस्मात्तस्माद्विदेवत्येभ्य आदित्यादित्योद्विदेवत्येभ्यस्तस्मात्तस्माद्विदेवत्येभ्य आदित्य द्विदेवत्येभ्य आदित्य आदित्योद्विदेवत्येभ्योद्विदेवत्येभ्य आदित्यो निर्निरादित्योद्विदेवत्येभ्योद्विदेवत्येभ्य आदित्योनिः द्विदेवत्येभ्य इति द्विदेवत्येभ्य आदित्यो निर्निरादित्य आदित्यो निर्गृह्यते गृह्यते निरादित्य आदित्यो निर्गृह्यते निर्गृह्यते गृह्यते निर्निर्गृह्यते यद्यद्गृह्यते निर्निर्गृह्यते यद् गृह्यते यद्यद्गृह्यते गृह्यते यदुच्छेषणादुच्छेषणाद्यद्गृह्यते गृह्यते यदुच्छेषणात् यदुच्छेषणादुच्छेषणाद्यद्यदुच्छेषणादजायन्ताजायन्तोच्छेषणाद्यद्यदुच्छेषणादजायन्त उच्छेषणादजायन्ताजायन्तोच्छेषणादुच्छेषणादजायन्त तस्मादजायन्तोच्छेषणादुच्छेषणादजायन्ततस्मादुच्छेषणादुच्छेषणादजायन्तदस्मादुच्छेषणादुच्छेषणात् तस्मादुच्छेषणादुच्छेषणात्तस्मात्तस्मादुच्छेषणाद्गृह्यते गृह्यत उच्छेषणात्तस्मात्तस्मादुच्छेषणाद्गृह्यते उच्छेषणाद्गृह्यते गृह्यत उच्छेषणादुच्छेषणाद्गृह्यते दृशभिस्तृभिर्गृह्यत उच्छेषणादुच्छेषणाद्गृह्यते दृशभिः उच्छेषणादित्युदुच्छेषणाद् गृह्यते दृशभिस्तृभिर्गृह्यते गृह्यते दृशभिरृग्भिरृग्भिस्तृभिर्गृह्यते गृह्यते दृशभिरृग्भिः दृशभिरृग्भिरृग्भिस्तृभिस्तृभिरृग्भिर्गृह्णादिगृह्णात्यर्भिस्तृभिस्तृभिरृग्भिर्गृह्णादि तिसृभिरिति दिसृभिः अग्भिर्गृह्णातिगृह्णात्यग्भिरग्भिर्गृह्णाति माता माता गृह्णात्यग्भिरग्भिर्गृह्णाति माता अग्भिरित्यगोभिः गृह्णाति माता माता गृह्णातिगृह्णाति माता पिता पिता माता गृह्णातिगृह्णाति माता पिता माता पिता पिता माता माता पिता पुत्रः पुत्रः पिता माता माता पिता पुत्रः पिता पुत्रः पुत्रः पिता पिता पुत्रस्तत्तत्पुत्रः पिता पिता पुत्रस्तत् पुत्रस्तत्तत्पुत्रः पुत्रस्तदेवैव तत्पुत्रः पुत्रस्तदेव तदेवैव तत्तदेव तत्तदेव तत्तदेव तत् एव तत्तदेवैव तन्मिथुनम् मिथुनम् तदेवैव तन्मिथुनम् तन्मिथुनम् मिथुनम् तत्तन्मिथुनमल्पमल्पम् मिथुनम् तत्तन्मिथुनमल्पम् मिथुनमल्पमल्पम् मिथुनम् मिथुनमल्पम् गर्भो गर्भ उल्पम् मिथुनम् मिथुनमल्पम् गर्भ उल्पम् गर्भो गर्भ उल्पमल्पम् गर्भो जरायुजरायगर्भ उल्पमल्पम् गर्भो जरायु गर्भो जरायुजरायगर्भो गर्भो जरायु तत्तज्जरायगर्भो गर्भो जरायु तत् जरायु तत्तज्जरायुजरायु तदेवैव तज्जरायुजरायु तदेव तदेवैव तत्तदेव तत्तदेव तत्तदेव तत् एव तत्तदेवैव तन्मिथुनम् मिथुनम् तदेवैव तन्मिथुनम् तन्मिथुनम् मिथुनम् तत्तन्मिथुनम् पशवः पशवो मिथुनम् तत्तन्मिथुनम् पशवः मिथुनम् पशवः पशवो मिथुनम् मिथुनम् पशवो वै वै पशवो मिथुनम् मिथुनम् पशवो वै पशवो वै वै पशवः पशवो वा एत एते वै पशवः पशवो वा एते वा एत एते वै वा एते यद्यदेते वै वा एते यद् एते यद्यदेत एते यदादित्य आदित्यो यदेत एते यदादित्यः यदादित्य आदित्यो यद्यदादित्य ऊर्गोर्गादित्यो यद्यदादित्य ऊर् आदित्य ऊर्गोर्गादित्य आदित्य ऊर्गधिदध्योर्गादित्य आदित्य ऊर्गधि ऊर्गधिदध्योर्गोर्गधिदध्ना दध्नारध्योर्गोर्गधिदध्ना दधिदध्ना दध्नादधिदधिदध्नामध्यतो मध्यतो दध्नादधिदधिदध्नामध्यतः दध्नामध्यतो मध्यतो दध्नादध्नामध्यतश्रेणादिश्रेणादिमध्यतो दध्नादध्नामध्यतश्रेणादि मध्यतश्रेणादिश्रेणादिमध्यतो मध्यतश्रेणात्योर्जमोर्जग्गश्रेणादिमध्यतो मध्यतश्रेणात्योर्जम् श्रेणात्योर्जमोर्जग्गश्रेणादिश्रेणात्योर्जमेवैवोर्जग्गश्रेणादिश्रेणात्योर्जमेव ऊर्जमेवैवोर्जमोर्जमेव पशूनाम्पशूनामेवोर्जमोर्जमेव पशूनाम् एव पशूनाम् पशूनामेवैव पशूनाम् मध्यतो मध्यतः पशूनामेवैव पशूनाम् मध्यतः पशूनाम् मध्यतो मध्यतः पशूनाम् पशूनाम् मध्यतो दधाति दधाति मध्यतः पशूनाम् पशूनाम् मध्यतो दधाति मध्यतो दधाति दधाति मध्यतो मध्यतो दधाति श्रुतातङ्क्येन श्रुतातङ्क्येन दधाति मध्यतो मध्यतो दधाति श्रुतातङ्क्येन दधाति श्रुतातङ्क्येन श्रुतातङ्क्येन दधाति दधाति श्रुतातङ्क्येन मेध्यत्वाय मेध्यत्वाय श्रुतातङ्क्येन दधाति दधाति श्रुतातङ्क्येन मेध्यत्वाय श्रुतातङ्क्येन मेध्यत्वाय मेध्यत्वाय श्रुतातङ्क्येन श्रुतातङ्क्येन मेध्यत्वाय तस्मात् तस्मान्मेध्यत्वाय श्रुतातङ्क्येन श्रुतातङ्क्येन मेध्यत्वाय तस्मात् श्रुतातङ्क्येनेति श्रुता आतङ्क्येन मेध्यत्वाय तस्मात् तस्मान्मेध्यत्वाय मेध्यत्वाय तस्मादामामा तस्मान्मेध्यत्वाय मेध्यत्वाय तस्मादामा मेध्यत्वायेति मेध्यात्वाय तस्मादामामा तस्मात् तस्मादामा वक्वम् वक्वमामा तस्मात् तस्मादामा वक्वम् आमा वक्वम् वक्वमामा वक्वम् दुहे दुहे वक्वमामा वक्वम् दुहे वक्वम् दुहे दुहे वक्वम् वक्वम् दुहे पशवः पशवो दुहे वक्वम् वक्वम् दुहे पशवः दुहे पशवः पशवो दुहे दुहे पशवो वै वै पशवो दुहे दुहे पशवो वै पशवो वै वै पशवः पशवो वा एत एते वै पशवः पशवो वा एते वा एत एते वै वा एते यद्यदेते वै वा एते यद् एते यद्यदेत एते यदादित्य आदित्यो यदेत एते यदादित्यः यदादित्य आदित्यो यद्यदादित्यः परिश्रुत्य परिश्रुत्यादित्यो यद्यदादित्यः परिश्रुत्य आदित्यः परिश्रुत्य परिश्रुत्यादित्य आदित्यः परिश्रुत्य गृह्णाति गृह्णाति परिश्रुत्यादित्य आदित्यः परिश्रुत्य गृह्णाति परिश्रुत्य गृह्णाति गृह्णाति परिश्रुत्य परिश्रुत्य गृह्णाति प्रतिरुध्य प्रतिरुध्य गृह्णाति परिश्रुत्य परिश्रुत्य गृह्णाति प्रतिरुध्य परिश्रुत्येति परिश्रुत्य गृह्णाति प्रतिरुध्य प्रतिरुध्य गृह्णाति गृह्णाति प्रतिरुध्यैवैव प्रतिरुध्य गृह्णाति गृह्णाति प्रतिरुध्यैव प्रतिरुध्यैवैव प्रतिरुध्य प्रतिरुध्यैवास्मा अस्मा एव प्रतिरुध्य प्रतिरुध्यैवास्मै प्रतिरुध्येति प्रतिरुध्य एवास्मा अस्मा एवैवास्मै पशून् पशूनस्मा एवैवास्मै पशून् अस्मै पशून् पशूनस्मा अस्मै पशून् गृह्णाति गृह्णाति पशूनस्मा अस्मै पशून् गृह्णाति पशून् गृह्णाति गृह्णाति पशून् पशून् गृह्णाति पशवः पशवो गृह्णाति पशून् पशून् गृह्णाति पशवः गृह्णाति पशवः पशवो गृह्णाति गृह्णाति पशवो वै वै पशवो गृह्णाति गृह्णाति पशवो वै पशवो वै वै पशवः पशवो वा एत एते वै पशवः पशवो वा एते वा एत एते वै वा एते यद्यदेते वै वा एते यत् एते यद्यदेत एते यदादित्य आदित्यो यदेत एते यदादित्य यदादित्य आदित्यो यद्यदादित्य एष आदित्यो यद्यदादित्य एषः आदित्य एष आदित्य आदित्य एष रुद्रो रुद्र एष आदित्य आदित्य एष रुद्रः एष रुद्रो रुद्र एष रुद्रो यद्यद्रुद्र एष रुद्रो यद् रुद्रो यद्यद्रुद्रो रुद्रो यदग्निरग्निर्यद्रुद्रो रुद्रो यदग्निः यदग्निरग्निर्यद्यदग्निः परिश्रुत्य परिश्रुत्याग्निर्यद्यदग्निः परिश्रुत्य अग्निः परिश्रुत्य परिश्रुत्याग्निरग्निः परिश्रुत्य गृह्णाति गृह्णाति परिश्रुत्याग्निरग्निः परिश्रुत्य गृह्णाति परिश्रुत्य गृह्णाति गृह्णाति परिश्रुत्य परिश्रुत्य गृह्णाति रुद्रात् रुद्रात् गृह्णाति परिश्रुत्य परिश्रुत्य गृह्णाति रुद्रात् परिश्रुत्येति परिश्रुत्य गृह्णाति रुद्रात् रुद्रात् गृह्णाति गृह्णाति रुद्रादेवैव रुद्रात् गृह्णाति गृह्णाति रुद्रादेव रुद्रादेवैव रुद्रात् रुद्रादेव पशून् पशूनेव रुद्रात् रुद्रादेव पशून् एव पशून् पशूनेवैव पशूनन्तरन्तः पशूनेवैव पशूनन्तः पशूनन्तरन्तः पशून् पशूनन्तर्दधाति दधात्यन्तः पशून् पशूनन्तर्दधाति अनन्तर्दधाति दधात्यन्तरन्तर्दधात्येष एष दधात्यन्तरन्तर्दधात्येषः दधात्येष एष दधाति दधात्येष वै वा एष दधाति दधात्येष वै एष वै वा एष वै विवस्वान् विवस्वान् वा एष वै विवस्वान् वै विवस्वान् विवस्वान् वै वै विवस्वानादित्य आदित्यो विवस्वान् वै वै विवस्वानादित्यः विवस्वानादित्य आदित्यो विवस्वान् विवस्वानादित्यो यद्यदादित्यो विवस्वान् विवस्वानादित्यो यद् आदित्यो यद्यदादित्य आदित्यो यदुपागुंशसमन उपागुंशसमनो यदादित्य आदित्यो यदुपागुंशसमनः यदुपागुंशसमन उपागुंशसमनो यद्यदुपागुंशसमनः स उपागुंशसमनो यद्यदुपागुंशसमनः स उपागुंशसमनः स उपागुंशसमन उपागुंशसमनः स एतमेतगुंस उपागुंशसमन उपागुंशसमनः स एतम् उपागुंशसमन इत्युपागुंशो समनः स एतमेतगुंस स एतमेवैवैतगुंस स एतमेव एतमेवैवैतमेतमेव सामपीथगुंसामपीथमेवैतमेतमेव सामपीथम् एव सामपीथगुंसामपीथमेवैव सामपीथम् परिपरिसामपीथमेवैव सामपीथम् परि सामपीथम् परिपरिसामपीथगुंसामपीथम् परिशयेशये परिसामपीथगुंसामपीथम् परिशये सोमपीथमिति सोमापीथम् परिशयेशये परिपरिशय आशये परिपरिशय आ श्रिय आशयेशय आतृतीयसमनात् तृतीयसमनादाशयेशय आतृतीयसमनात् यद्यत्करोति करोति यदनुवशत् कुर्यादनुवशत् कुर्याद्यत्करोति करोति यदनुवशत् कुर्याद् यदनुवषट्कुर्यादनुवषट्कुर्याद्यद्यदनुवषट्कुर्याद् रुद्रगोरुद्रमनुवषट्कुर्याद्यद्यदनुवषट्कुर्याद्रुद्रम् अनुवषट्कुर्याद्रुद्रगोरुद्रमनुवषट्कुर्यादनुवषट्कुर्याद्रुद्रम् प्रजाः प्रजारुद्रमनुवषट्कुर्यादनुवषट्कुर्याद्रुद्रम् प्रजाः अनुवषट्कुर्यादित्यनुवषट्कुर्याद् रुद्रम् प्रजाः प्रजारुद्रगोरुद्रम् प्रजा अन्ववसृजेदन्ववसृजेत् प्रजारुद्रगोरुद्रम् प्रजा अन्ववसृजेत् प्रजा अन्ववसृजेदन्ववसृजेत् प्रजाः प्रजा अन्ववसृजेन्ननान्ववसृजेत् प्रजाः प्रजा अन्ववसृजेन्न प्रजा इति प्राजाः अन्ववसृजेन्ननान्ववसृजेदन्ववसृजेन्न हुत्वा हुत्वा नान्ववसृजेदन्ववसृजेन्न हुत्वा अन्ववसृजेदित्यनु अवसृजेत् न हुत्वा हुत्वादन हुत्वान्मनु हुत्वादन हुत्वानु हुत्वान्मनु हुत्वा हुत्वान्वीक्षेते क्षेतानु हुत्वा हुत्वान्वीक्षेत अन्वीक्षेते क्षेतान्वन्वीक्षेत यद्यदीक्षेतान्वन्वीक्षेत यद् ईक्षेत यद्यदीक्षेते क्षेतयदन्वीक्षेतान्वीक्षेत यदीक्षेते क्षेतयदन्वीक्षेत यदन्वीक्षेतान्वीक्षेत यद्यदन्वीक्षेत चक्षुश्चक्षुरन्वीक्षेत यद्यदन्वीक्षेत चक्षुः अनन्वीक्षेत चक्षुश्चक्षुरन्वीक्षेतान्वीक्षेत चक्षुरस्यास्य चक्षुरन्वीक्षेतान्वीक्षेत चक्षुरस्य अन्वीक्षेतेत्यनु ईक्षेत चक्षुरस्यास्य चक्षुश्चक्षुरस्य प्रमायुकम् प्रमायुकमस्य चक्षुश्चक्षुरस्य प्रमायुकम् अस्य प्रमायुकम् प्रमायुकमस्यास्य प्रमायुकग् स्यात् स्यात् प्रमायुकमस्यास्य प्रमायुकग् स्यात् प्रमायुकग् स्यात् स्यात् प्रमायुकम् प्रमायुकग् स्यात् तस्मात् तस्मात् स्यात् प्रमायुकम् प्रमायुकग् स्यात् तस्मात् प्रमायुकमिति प्रामायुकम् स्यात्तस्मात् तस्मात् स्यात् स्यात् तस्मान्ननस्मात् स्यात् स्यात् तस्मान्न तस्मान्न तस्मात् तस्मान्नान्वीक्ष्योऽन्वीक्ष्योन तस्मात् तस्मान्नान्वीक्ष्य नान्वीक्ष्योऽन्वीक्ष्योन नान्वीक्ष्य अन्वीक्ष्य इत्यनु ईक्ष्यः अन्तर्यामपात्रेण सावित्रकुं सावित्रमन्तर्यामपात्रेण अन्तर्यामपात्रेण सावित्रमाग्रेणादा आग्रेणात् सावित्रमन्तर्यामपात्रेण अन्तर्यामपात्रेण सावित्रमाग्रेणात् अन्तर्यामपात्रेणेत्यन्तर्यामपात्रेण सावित्रमाग्रेणादा आग्रेणात् सावित्रकुं सावित्रमाग्रेणात् गृह्णाति गृह्णात्याग्रेणात् सावित्रकुं सावित्रमाग्रेणात् गृह्णाति आग्रेणात् गृह्णाति गृह्णात्याग्रेणादा आग्रेणात् गृह्णाति प्रजापतिः प्रजापतिर्गृह्णात्याग्रेणादा आग्रेणात् गृह्णाति प्रजापतिः गृह्णाति प्रजापतिः प्रजापतिर्गृह्णाति गृह्णाति प्रजापतिर्वै वै प्रजापतिर्गृह्णाति गृह्णाति प्रजापतिर्वै प्रजापतिर्वै वै प्रजापतिः प्रजापतिर्वा एष वै प्रजापतिः प्रजापतिर्वा एषः प्रजापतिर्प्रजापतिः वा एष वै वा एष यद्यदेश वै वा एष यद् एष यद्यदेश एष यदाग्रेण आग्रेणो यदेश एष यदाग्रेण यदा आग्रेण आग्रेणो यद्यदा आग्रेणः प्रजानाम् प्रजानामाग्रेणो यद्यदा आग्रेणः प्रजानाम् आग्रेणः प्रजानाम् प्रजानामाग्रेण आग्रेणः प्रजानाम् प्रजननाय प्रजननाय प्रजानामाग्रेण आग्रेणः प्रजानाम् प्रजननाय प्रजानाम् प्रजननाय प्रजननाय प्रजानाम् प्रजानाम् प्रजननाय न प्रजननाय प्रजानाम् प्रजानाम् प्रजननाय न प्रजानामिति प्राजानाम् प्रजननाय न प्रजननाय प्रजननाय न साधयति साधयति न प्रजननाय प्रजननाय न साधयति प्रजननायेति प्राजननाय न साधयति साधयति न साधयत्यसन्नात् सन्नात् साधयति न साधयत्यसन्नात् साधयत्यसन्नादसन्नात् साधयति साधयत्यसन्नाद्यह्यसन्नात् साधयति साधयत्यसन्नाद्धि असन्नाद्यह्यसन्नादसन्नाद्धि प्रजाः प्रजाह्यसन्नादसन्नाद्धि प्रजाः हि प्रजाः प्रजाहि प्रजाः प्रजायन्ते प्रजायन्ते प्रजाहि प्रजाः प्रजायन्ते प्रजाः प्रजायन्ते प्रजायन्ते प्रजाः प्रजायन्ते न प्रजायन्ते प्रजाः प्रजायन्ते न प्रजा इति प्राजाः प्रजायन्ते न प्रजायन्ते प्रजायन्ते नानु न प्रजायन्ते प्रजायन्ते नानु प्रजायन्त इति प्राजायन्ते नान्वनुननानुपषड्वषडनुननानुपषट् अनुवषट्वषडन्वनुवषट् करोति करोति वषडन्वनुवषट् करोति वषट् करोति करोति वषट् वषट् करोति यद्यत् करोति वषट् वषट् करोति यत् करोति यद्यत् करोति करोति यदनुवषट् कुर्यादनुवषट् कुर्याद्यत् करोति करोति यदनुवषट् कुर्याद् यदनुवषट् कुर्यादनुवषट् कुर्याद्यद्यदनुवषट् कुर्याद् रुद्रगो रुद्रमनुवषट् कुर्याद्यद्यदनुवषट् कुर्याद् रुद्रम् अनुषत्कुर्याद्रुद्रगोरुत्रमनुषत्कुर्यादनुषत्कुर्यादृत्रम् प्रजाः प्रजारुत्रमनुषत्कुर्यादनुषत्कुर्यादृत्रम् प्रजाः अनुवषत्कुर्यादित्यधुवषत्कुर्याद् रुद्रम् प्रजाः प्रजारुत्रगोरुद्रम् प्रजा अन्ववसृजेदन्ववसृजेत् प्रजारुत्रगोरुद्रम् प्रजा अन्ववसृजेत् प्रजा अन्ववसृजेदन्ववसृजेत् प्रजाः प्रजा अन्ववसृजे देश एषोऽन्ववसृजेत् प्रजाः प्रजा अन्ववसृजे देश प्रजा इति प्राजाः अन्ववसृजे देश एषोऽन्ववसृजेदन्ववसृजे देश वै वा एषोऽन्ववसृजेदन्ववसृजे देश वै अन्ववसृजेदित्यनु अवसृजेत् एष वै वा एष वै गायत्रो गायत्रो वा एष वै गायत्रः वैगायत्रो गायत्रो वै वैगायत्रो देवानाम् देवानाम् गायत्रो वै वैगायत्रो देवानाम् गायत्रो देवानाम् देवानाम् गायत्रो गायत्रो देवानाय यद्यद्देवानाम् गायत्रो गायत्रो देवानाय देवानाय यद्यद्देवानाम् देवानाय यत्सविता सविता यद्देवानाम् देवानाय यत्सविता यत्सविता सविता यद्यत्सवितैष एष सविता यद्यत्सवितैषः सवितैष एष सविता सवितैष गायत्र्यै गायत्र्या एष सविता सवितैष गायत्र्यै एष गायत्र्यै गायत्र्या एष गायत्र्यै लोके लोके गायत्र्या एष गायत्र्यै लोके गायत्र्यै लोके लोके गायत्र्यै गायत्र्यै लोके गृह्यते गृह्यते लोके गायत्र्यै गायत्र्यै लोके गृह्यते लोके गृह्यते गृह्यते लोके लोके गृह्यते यद्यद्गृह्यते लोके लोके गृह्यते यद् गृह्यते यद्यद्गृह्यते गृह्यते यदा आग्रेण आग्रेणो यद्गृह्यते गृह्यते यदा आग्रेण यदा आग्रेण आग्रेणो यद्यदा आग्रेणो यद्यदा आग्रेणो यद्यदा आग्रेणो यद् आग्रेणो यद्यदा आग्रेण आग्रेणो यदन्तर्यामपात्रेण अन्तर्यामपात्रेण यदा आग्रेण आग्रेणो यदन्तर्यामपात्रेण यदन्तर्यामपात्रेण अन्तर्यामपात्रेण यद्यदन्तर्यामपात्रेण सावित्रको सावित्रमन्तर्यामपात्रेण यद्यदन्तर्यामपात्रेण सावित्रम् अन्तर्यामपात्रेण सावित्रको सावित्रमन्तर्यामपात्रेण अन्तर्यामपात्रेण सावित्रमा आग्रेणाद आग्रेणात् सावित्रमन्तर्यामपात्रेण अन्तर्यामपात्रेण सावित्रमा आग्रेणाद् अन्तर्यामपात्रेणेत्यन्तर्यामा पात्रेण सावित्रमा आग्रेणाद आग्रेणात् सावित्रको सावित्रमा आग्रेणात् गृह्णाति गृह्णात्या आग्रेणात् सावित्रको सावित्रमा आग्रेणात् गृह्णाति आग्रेणात् गृह्णाति गृह्णात्या आग्रेणाद आग्रेणात् गृह्णाति स्वात् स्वात् गृह्णात्या आग्रेणाद आग्रेणात् गृह्णाति स्वात् गृह्णाति स्वात् स्वात् गृह्णाति गृह्णाति स्वादेवैव स्वात् गृह्णाति गृह्णाति स्वादेव स्वादेवैव स्वात् स्वादेवैनमेनमेव स्वात् स्वादेवैनम् एवैनमेनमेवैवैनयोनेर्योनेरेनमेवैवैनयोने विश्वे विश्वे गृह्णाति निर्निर्गृह्णाति विश्वे गृह्णाति विश्वे विश्वे गृह्णाति गृह्णाति विश्वे देवा देवा विश्वे गृह्णाति गृह्णाति विश्वे देवाः विश्वे देवा देवा विश्वे विश्वे देवास्तृतीयम् तृतीयम् देवा विश्वे विश्वे देवास्तृतीयम् देवास्तृतीयम् तृतीयम् देवा देवास्तृतीयगोसवनगोसवनम् तृतीयम् देवा देवास्तृतीयगोसवनम् तृतीयगोसवनगोसवनम् तृतीयम् तृतीयगोसवनन्दनसवनम् तृतीयम् तृतीयगोसवनन्न सवनन्दनसवनगोसवनन्नोदुन्नसवनगोसवनन्नोद् नोदुन्न नोदयच्छन्न यच्छन्नुन्न नोदयच्छन् उदयच्छन्न यच्छन्नुदयच्छन्ते ते यच्छन्नुदयच्छन्ते अयच्छन्ते ते यच्छन्न यच्छन्ते सवितारको सवितारम् ते यच्छन्न यच्छन्ते सवितारम् ते सवितारको सवितारम् ते सवितारम् प्रातस्वनभागम् प्रातस्वनभागको सवितारम् ते सवितारम् प्रातस्वनभागम् सवितारम् प्रातस्वनभागम् प्रातस्वनभागको सवितारको सवितारम् प्रातस्वनभागको सन्तको सन्तम् प्रातस्वनभागको सवितारको सवितारम् प्रातस्वनभागको सन्तम् प्रातस्वनभागको सन्तको सन्तम् प्रातस्वनभागम् प्रातस्वनभागको सन्तम् तृतीयसवनम् तृतीयसवनको सन्तम् प्रातस्वनभागम् प्रातस्वनभागको सन्तम् तृतीयसवनम् प्रातस्वनभागमिति प्रातस्वनभागम् सन्तम् तृतीयसवनम् तृतीयसवनको सन्तको सन्तम् तृतीयसवनमभ्यभितृतीयसवनको सन्तको सन्तम् तृतीयसवनमभि तृतीयसवनमभ्यभितृतीयसवनम् तृतीयसवनमभिपरिपर्यभितृतीयसवनम् तृतीयसवनमभिपरि तृतीयसवनमिति तृतीयसवनम् अभिपरिपर्यभ्यभिपर्यणयन्न नयन् पर्यभ्यभिपर्यणयन् पर्यणयन् अनयन् परिपर्यणयन् ततस्ततो नयन् परिपर्यणयन् ततः अनयन् ततस्ततो नयन् अनयन् ततो वै वै ततो नयन् अनयन् ततो वै ततो वै वै ततस्ततो वै ते ते वै ततस्ततो वै ते वै ते ते वै वै ते तृतीयम् तृतीयम् ते वै वै ते तृतीयम् ते तृतीयम् तृतीयन्ते ते तृतीयकोसवनकोसवनम् तृतीयन्ते ते तृतीयकोसवनम् तृतीयकोसवनकोसवनम् तृतीयम् तृतीयकोसवनमुदुत्सवनम् तृतीयम् तृतीयकोसवनमुत् सवनमुदुत्सवनकोसवनमुद यच्छन्न यच्छन्नुत्सवनकोसवनमुद यच्छन् उदयच्छन्न यच्छन्विदुद यच्छन यद्यद यच्छन्विदुद यच्छन यद् अयच्छन यद्यद यच्छन्न यच्छन यत्तृतीयसवने तृतीयसवने यद यच्छन्न यच्छन यत्तृतीयसवने यत्तृतीयसवने तृतीयसवने यद्यत्तृतीयसवने सावित्रः सावित्रस्तृतीयसवने यद्यत्तृतीयसवने सावित्रः तृतीयसवने सावित्रः सावित्रस्तृतीयसवने तृतीयसवने सावित्रो गृह्यते गृह्यते सावित्रस्तृतीयसवने तृतीयसवने सावित्रो गृह्यते तृतीयसवन इति तृतीया सवने सावित्रो गृह्यते गृह्यते सावित्रः सावित्रो गृह्यते तृतीयस्य तृतीयस्य गृह्यते सावित्रः सावित्रो गृह्यते तृतीयस्य गृह्यते तृतीयस्य तृतीयस्य गृह्यते गृह्यते तृतीयस्य समनस्य समनस्य तृतीयस्य गृह्यते गृह्यते तृतीयस्य समनस्य तृतीयस्य समनस्य समनस्य तृतीयस्य तृतीयस्य समनस्योद्यत्या उद्यत्यै समनस्य तृतीयस्य तृतीयस्य समनस्योद्यत्यै समनस्योद्यत्या उद्यत्यै समनस्य समनस्योद्यत्यै सवितृपात्रेण सवितृपात्रेणोद्यत्यै समनस्य समनस्योद्यत्यै सवितृपात्रेण उद्यत्यै सवितृपात्रेण सवितृपात्रेणोद्यत्या उद्यत्यै सवितृपात्रेण वैश्वदेवम् वै ईश्वरेवकम् सवितृपात्रेणोद्यत्या उद्यत्यै सवितृपात्रेण वैश्वदेवम् उद्यत्या इत्युद्यत्यै सवितृपात्रेण वैश्वदेवम् वै ईश्वरेवकम् सवितृपात्रेण सवितृपात्रेण वैश्वदेवम् कलशात् कलशात् वैश्वदेवकम् सवितृपात्रेण सवितृपात्रेण वैश्वदेवम् कलशात् सवितृपात्रेणेति सवितृपात्रेण वैश्वदेवम् कलशात् कलशात् वैश्वदेवम् वै ईश्वरेवम् कलशात् गृह्णाति गृह्णाति कलशात् वैश्वदेवम् वै ईश्वरेवम् कलशात् गृह्णाति वैश्वदेवमिति वैश्वदेवम् कलशात् गृह्णाति गृह्णाति कलशात् कलशात् गृह्णाति वैश्वदेव्यो वैश्वदेव्यो गृह्णाति कलशात् कलशात् गृह्णाति वैश्वदेव्यः गृह्णाति वैश्वदेव्यो वैश्वदेव्यो गृह्णाति गृह्णाति वैश्वदेव्यो वै वै वै ईश्वरेभ्यो गृह्णाति गृह्णाति वैश्वदेव्यो वै वैश्वरेभ्यो वै वै वै ईश्वरेभ्यो वैश्वदेव्यो वै प्रजाः प्रजा वै वै ईश्वरेभ्यो वैश्वदेव्यो वै प्रजाः वैश्वदेव्य इति वैश्वदेव्यः वै प्रजाः प्रजा वै वै प्रजा वै ईश्वरेवो वै ईश्वरेवः प्रजा वै वै प्रजा वै ईश्वरेवः प्रजा वै ईश्वरेवो वै ईश्वरेवः प्रजाः प्रजा वै ईश्वरेवः कलशः कलशो वैश्वदेवः प्रजाः प्रजा वै ईश्वरेवः कलशः प्रजा इति प्राजाः वैश्वदेवः कलशः कलशो वैश्वदेवो वै ईश्वरेवः कलशस्सविता सविता कलशो वैश्वदेवो वै ईश्वरेवः कलशस्सविता वैश्वदेव इति वैश्वदेवः कलशस्सविता सविता कलशः कलशस्सविता प्रसवानाम् प्रसवानाकुं सविता कलशः कलशस्सविता प्रसवानाम् सविता प्रसवानाम् प्रसवानाकुं सविता सविता प्रसवानामीश ईशे प्रसवानाकुं सविता सविता प्रसवानामीशे प्रसवानामीश ईशे प्रसवानाम् प्रसवानामीशे यद्यदीशे प्रसवानाम् प्रसवानामीशे यत् प्रसवानामिति प्रासवानाम् ईशे यद्यदीश ईशे यत्सवितृपात्रेण सवितृपात्रेण यदीश ईशे यत्सवितृपात्रेण यत्सवितृपात्रेण सवितृपात्रेण यद्यत्सवितृपात्रेण वैश्वदेवम् वै ईश्वरेवकम् सवितृपात्रेण यद्यत्सवितृपात्रेण वैश्वदेवम् सवितृपात्रेण वैश्वदेवम् वै ईश्वरेवकम् सवितृपात्रेण सवितृपात्रेण वैश्वदेवम् कलशात् कलशात् वैश्वदेवकम् सवितृपात्रेण सवितृपात्रेण वैश्वदेवम् कलशात् सवितृपात्रेणेति सवितृपात्रेण वैश्वदेवम् कलशात् कलशात् वैश्वदेवम् वै ईश्वरेवम् कलशात् गृह्णाति गृह्णाति कलशात् वैश्वदेवम् वै ईश्वरेवम् कलशात् गृह्णाति वैश्वदेवमिति वैश्वदेवम् कलशात् गृह्णाति गृह्णाति कलशात् कलशात् गृह्णाति सवितृप्रसूदः सवितृप्रसूदो गृह्णाति कलशात् कलशात् गृह्णाति सवितृप्रसूदः गृह्णाति सवितृप्रसूदः सवितृप्रसूदो गृह्णाति गृह्णाति सवितृप्रसूद एवैव सवितृप्रसूदो गृह्णाति गृह्णाति सवितृप्रसूद एव सवितृप्रसूद एवैव सवितृप्रसूदः सवितृप्रसूद एवास्मा अस्मा एव सवितृप्रसूदः सवितृप्रसूद एवास्मै सवितृप्रसूद इति सवितृप्रसूदः एवास्मा अस्मा एवैवास्मै प्रजाः प्रजास्मा एवैवास्मै प्रजाः अस्मै प्रजाः प्रजा अस्मा अस्मै प्रजाः प्रजा अस्मा अस्मै प्रजाः प्रजाः प्रजाः प्रजाः प्रजनयति जनयति प्रजाः प्रजाः प्रजनयति प्रजा इति प्राजाः प्रजनयति जनयति प्रजनयति सोमे सोमे जनयति प्रजनयति सोमे जनयति सोमे सोमे जनयति जनयति सोमे सोमकौ सोमकौ सोमे जनयति जनयति सोमे सोमम् सोमे सोमकौ सोमकौ सोमे सोमे सोममभ्यभि सोमकौ सोमे सोमे सोममभि सोममभ्यभि सोमकौ सोममभिगृह्णाति गृह्णात्यभि सोमकौ सोममभिगृह्णाति अभिगृह्णाति गृह्णात्यभ्यभिगृह्णाति रेतो रेतो गृह्णात्यभ्यभिगृह्णाति रेतः गृह्णाति रेतो रेतो गृह्णाति गृह्णाति रेत एवैव रेतो गृह्णाति गृह्णाति रेत एव रेत एवैव रेतो रेत एव दत्तदेव रेतो रेत एव तत् एव दत्तदेवैव दत्तधाति दधाति देवैव दत्तधाति दत्तधाति दधाति तत्तद्दधाति सुशर्मा सुशर्मा दधाति तत्तद्दधाति सुशर्मा दधाति सुशर्मा सुशर्मा दधाति दधाति सुशर्माश्चि सुशर्मा दधाति दधाति सुशर्मासि सुशर्माश्चि सुशर्मा सुशर्मा चतुप्रतिष्ठानः सुप्रतिष्ठानोऽसि सुशर्मा सुशर्मा चतुप्रतिष्ठानः सुशर्मेति सुशर्मा अधिसुप्रतिष्ठानः सुप्रतिष्ठानोऽस्य सुप्रतिष्ठान इतीति सुप्रतिष्ठानोऽस्य सुप्रतिष्ठान इति सुप्रतिष्ठान इतीति सुप्रतिष्ठानः सुप्रतिष्ठान इत्याहेति सुप्रतिष्ठानः सुप्रतिष्ठान इत्याह सुप्रतिष्ठान इति सुप्रतिष्ठा इत्याहेदीत्याह सोमे सोम आहेदीत्याह सोमे आह सोमे सोम आहाह सोमेहि सोम आहाह सोमेहि सोमेहि सोमेहि सोमकौ सोमकौहि सोमे सोमेहि सोमम् सोमकौ सोमकौहि सोममभिगृह्णात्यभिगृह्णाति सोमकौहि सोममभिगृह्णाति सोममभिगृह्णात्यभिगृह्णाति सोमकौ सोममभिगृह्णाति प्रतिष्ठित्यै प्रतिष्ठित्या अभिगृह्णाति सोमकौ सोममभिगृह्णाति प्रतिष्ठित्यै अभिगृह्णाति प्रतिष्ठित्यै प्रतिष्ठित्या अभिगृह्णात्यभिगृह्णाति प्रतिष्ठित्या एतस्मिन्नेतस्मिन् प्रतिष्ठित्या अभिगृह्णात्यभिगृह्णाति प्रतिष्ठित्या एतस्मिन् अभिगृह्णादीत्यभिगृह्णादि प्रतिष्ठित्या एतस्मिन्नेतस्मिन् प्रतिष्ठित्यै प्रतिष्ठित्या एतस्मिन् वा एतस्मिन् प्रतिष्ठित्यै प्रतिष्ठित्या एतस्मिन् वै प्रतिष्ठित्या प्रतिष्ठित्यै एतस्मिन् वै वा एतस्मिन्नेतस्मिन् वा अप्य वा एतस्मिन्नेतस्मिन् वा अपि वा अप्यपि वै वा अभिग्रहे गृहे विवै अभिग्रहे अभिग्रहे ग्रहेऽप्यभिग्रहे मनुष्येभ्यो मनुष्येभ्यो ग्रहेऽप्यभिग्रहे मनुष्येभ्यः गृहे मनुष्येभ्यो मनुष्येभ्यो गृहे गृहे मनुष्येभ्यो देवेभ्यो देवेभ्यो मनुष्येभ्यो गृहे गृहे मनुष्येभ्यो देवेभ्यः मनुष्येभ्यो देवेभ्यो देवेभ्यो मनुष्येभ्यो मनुष्येभ्यो देवेभ्यः पितृभ्यः पितृभ्यो देवेभ्यो मनुष्येभ्यो मनुष्येभ्यो देवेभ्यः पितृभ्यः देवेभ्यः पितृभ्यः पितृभ्यो देवेभ्यो देवेभ्यः पितृभ्यः क्रियते क्रियते पितृभ्यो देवेभ्यो देवेभ्यः पितृभ्यः क्रियते पितृभ्यः क्रियते क्रियते पितृभ्यः पितृभ्यः क्रियते सुशर्मा सुशर्मा क्रियते पितृभ्यः पितृभ्यः क्रियते सुशर्मा पितृभ्य इति पितृभ्यः क्रियते सुशर्मा सुशर्मा क्रियते क्रियते सुशर्मास्य सुशर्मा क्रियते क्रियते सुशर्मासि सुशर्मा सुशर्मा चतुप्रतिष्ठानः सुप्रतिष्ठानो सुशर्मा सुशर्मा चतुप्रतिष्ठानः सुशर्मेति सुशर्मा असि सुप्रतिष्ठानः सुप्रतिष्ठानो चतुप्रतिष्ठान इति सुप्रतिष्ठानो सुप्रतिष्ठान इति सुप्रतिष्ठान इति सुप्रतिष्ठानः सुप्रतिष्ठान इत्याहेति सुप्रतिष्ठानः सुप्रतिष्ठान इत्याह सुप्रतिष्ठान इति सुप्रतिष्ठानः इत्याहेदीत्याह मनुष्येभ्यो मनुष्येभ्य आहेदीत्याह मनुष्येभ्य आह मनुष्येभ्यो मनुष्येभ्य आह मनुष्येभ्य एवैव मनुष्येभ्य आह मनुष्येभ्य एव मनुष्येभ्य एवैव मनुष्येभ्यो मनुष्येभ्य एवैतेनैतेनैव मनुष्येभ्यो मनुष्येभ्य एवैतेन एवैतेनैतेनैवैतेन करोति करोत्येतेनैवैतेन करोति एतेन करोति करोत्येतेनैतेन करोति बृहत् बृहत् करोत्येतेनैतेन करोति बृहत् करोति बृहत् बृहत् करोति करोति बृहदितीति बृहत् करोति करोति बृहदिति बृहदितीति बृहत् बृहदित्याह हेति बृहत् बृहदित्याह इत्याहेदीत्याह देवेभ्यो देवेभ्य आहेदीत्याह देवेभ्यः आह देवेभ्यो देवेभ्य आह देवेभ्य एवैव देवेभ्य आह देवेभ्य एव देवेभ्य एवैव देवेभ्यो देवेभ्य एवैतेनैतेनैव देवेभ्यो देवेभ्य एवैतेन एवैतेनैतेनैवैतेन करोति करोत्येतेनैवैतेन करोति एतेन करोति करोत्येतेनैतेन करोति नमो नमस्करोत्येतेनैतेन करोति नमः करोति नमो नमस्करोति करोति नम इति नमस्करोति करोति नम इति नम इति नमो नम इत्याह हेतु नमो नम इत्याह इत्याह हेति इत्याह पितृभ्यः पितृभ्य आहेति इत्याह पितृभ्यः आह पितृभ्यः पितृभ्य आहाः पितृभ्य एवैव पितृभ्य आहाः पितृभ्य एव पितृभ्य एवैव पितृभ्यः पितृभ्य एवैतेनैतेनैव पितृभ्यः पितृभ्य एवैतेन पितृभ्य इति पितृभ्यः एवैतेनैतेनैवैतेन करोति करोत्येतेनैवैतेन करोति एतेन करोति करोत्येतेनैतेन करोत्येतावतीरेतावतीः करोत्येतेनैतेन करोत्येतावतीः करोत्येतावतीरेतावतीः करोति करोत्येतावतीर्वै वा एतावतीः करोति करोत्येतावतीर्वै एतावतीर्वै वा एतावतीरेतावतीर्वै देवता देवता वा एतावतीरेतावतीर्वै देवताः देवता देवता वै वै देवतास्ताभ्यस्ताभ्यो देवता वै वै देवतास्ताभ्यः देवतास्ताभ्यस्ताभ्यो देवता देवतास्ताभ्य एवैव ताभ्यो देवता देवतास्ताभ्य एव ताभ्य एवैवताभ्यस्ताभ्य एवैनमेनमेवताभ्यस्ताभ्य एवैनम् एवैनमेनमेवैवैन गो सर्वाभ्यः सर्वाभ्य एनमेवैवैन गो सर्वाभ्यः एन गो सर्वाभ्यः सर्वाभ्य एनमेन गो सर्वाभ्यो गृह्णाति गृह्णाति सर्वाभ्य एनमेन गो सर्वाभ्यो गृह्णाति सर्वाभ्यो गृह्णाति गृह्णाति सर्वाभ्यः सर्वाभ्यो गृह्णात्येष एष गृह्णाति सर्वाभ्यः सर्वाभ्यो गृह्णात्येषः गृह्णात्येष एष गृह्णाति गृह्णात्येष ते त एष गृह्णाति गृह्णात्येष ते एष ते त एष एष ते यो निर्योनिस्त एष एष ते योनिः ते यो निर्योनिस्ते ते यो निर्विश्वेभ्यो विश्वेभ्यो योनिस्ते ते यो निर्विश्वेभ्य यो निर्विश्वेभ्यो विश्वेभ्यो यो निर्यो निर्विश्वेभ्यस्त्वात्त्वा विश्वेभ्यो यो निर्यो निर्विश्वेभ्यस्त्वा विश्वेभ्यस्त्वात्त्वा विश्वेभ्यो विश्वेभ्यस्त्वा देवेभ्यो देवेभ्यस्त्वा विश्वेभ्यो विश्वेभ्यस्त्वा देवेभ्यः त्वा देवेभ्यो देवेभ्यस्त्वात्त्वा देवेभ्य इति देवेभ्यस्त्वात्त्वा देवेभ्य इति देवेभ्य इति देवेभ्यो देवेभ्य इत्याह हेति देवेभ्यो देवेभ्य इत्याह इत्याह हेदित्याह वैश्वदेवो वै ईश्वदेव आहेदित्याह वैश्वदेवः आह वैश्वदेवो वै ईश्वदेव आहाः वैश्वदेवो हि वै ईश्वदेव आहाः वैश्वदेवो हि वैश्वदेवो हि वै ईश्वदेवो वै ईश्वदेवो ह्येष एष हि वै ईश्वदेवो वै ईश्वदेवो ह्येष वैश्वदेव इति वैश्वदेवः ह्येष एष हि ह्येषः एष इत्येषः